संवत्सराय दीक्षिष्यमाणा दीक्षिष्यमाणा संवत्सराय संवत्सराय दीक्षिष्यमाणा एकाष्टकायामेकाष्टकायाम् दीक्षिष्यमाणा संवत्सराय संवत्सराय दीक्षिष्यमाणा एकाष्टकायाम् संवत्सरायेति संवत्सराय दीक्षिष्यमाणा एकाष्टकायामेकाष्टकायाम् दीक्षिष्यमाणा दीक्षिष्यमाणा एकाष्टकायाम् दीक्षेरन्दीक्षेरन्येकाष्टकायाम् दीक्षिष्यमाणा दीक्षिष्यमाणा एकाष्टकायाम् दीक्षेरन् एकाष्टकायाम् दीक्षेरन्दीक्षेरन्येकाष्टकायामेकाष्टकायाम् दीक्षेरन्ये श्रीशादीक्षेरन्येकाष्टकायामेकाष्टकायाम् दीक्षेरन्येषा एकाष्टकायामित्येका अष्टकायाम् दीक्षेरन्ने श्रीशादीक्षेरन् दीक्षेरन्येषा वै वा एषा दीक्षेरन् दीक्षेरन्येषा वै एषा वै वा एषैषा वै संवत्सरस्य संवत्सरस्य वा एषैषा वै संवत्सरस्य वै संवत्सरस्य संवत्सरस्य वै वै संवत्सरस्य पत्नी पत्नी संवत्सरस्य वै वै संवत्सरस्य पत्नी संवत्सरस्य पत्नी पत्नी संवत्सरस्य संवत्सरस्य पत्नी यद्यत्पत्नी संवत्सरस्य संवत्सरस्य पत्नी यत् संवत्सरस्येत् संवत्सरस्य पश्ने यद्यत्पत्नी पत्नी यदेकाष्टकैकाष्टका यत्पत्नी पत्नी यदेकाष्टका यदेकाष्टकैकाष्टका यद्यदेकाष्टकै तस्यामेतस्यामेकाष्टका यद्यदेकाष्टकै तस्याम् एकाष्टकैतस्यामेतस्यामेकाष्टकैकाष्टकैतस्यां वै वा एतस्यामेकाष्टकैकाष्टकैतस्यां वै एकाष्टकेत्येका अष्टका एतस्यां वै वा एतस्यामेतस्यां वा एष एष वा एतस्यामेतस्यां वा एषः वा एष एष वै वा एष एतामेतामेष वै वा एष एताम् एष एतामेतामेष एष एतागोरात्रिगोरात्रिमेतामेष एष एतागोरात्रिम् एतागोरात्रिगोरात्रिमेतामेतागोरात्रिम् वसति वसति रात्रिमेतामेतागोरात्रिम् वसति रात्रिम् वसति वसति रात्रिगोरात्रिम् वसति साक्षात् साक्षात् वसति रात्रिगोरात्रिम् वसति साक्षात् वसति साक्षात् साक्षात् वसति वसति साक्षादेवैव साक्षात् वसति वसति साक्षादेव साक्षादेवैव साक्षात् साक्षादेव संवत्सरगुं संवत्सरमेव साक्षात् साक्षादेव संवत्सरम् साक्षादिति साक्षात् एव संवत्सरगुं संवत्सरमेवैव संवत्सरमारभ्यारभ्य संवत्सरमेवैव संवत्सरमारभ्य संवत्सरमारभ्यारभ्य संवत्सरगुं संवत्सरमारभ्य दीक्षन्ते दीक्षन्त आरभ्य संवत्सरगुं संवत्सरमारभ्य दीक्षन्ते संवत्सरमिति संवत्सरम् आरभ्य दीक्षन्ते दीक्षन्त आरभ्यारभ्य दीक्षन्त आर्तमार्तम् दीक्षन्त आरभ्यारभ्य दीक्षन्त आर्तम् आरभ्येत्यारभ्य दीक्षन्त आर्तमार्तम् दीक्षन्ते दीक्षन्त आर्तम् वै वा आर्तम् दीक्षन्ते दीक्षन्त आर्तम् वै आर्तम् वै वा आर्तमार्तम् वा एत एते वा आर्तमार्तम् वा एते वा एत एते वै वा एते संवत्सरस्य संवत्सरस्यैते वै वा एते संवत्सरस्य एते संवत्सरस्य संवत्सरस्यैत एते संवत्सरस्याभ्यभि संवत्सरस्यैत एते संवत्सरस्याभि संवत्सरस्याभ्यभि संवत्सरस्य संवत्सरस्याभिदीक्षन्ते दीक्षन्तेऽभि संवत्सरस्य संवत्सरस्याभिदीक्षन्ते संवत्सरस्येति संवत्सरस्य अभिदीक्षन्ते दीक्षन्तेभ्यभिदीक्षन्ते ये ये दीक्षन्तेभ्यभिदीक्षन्ते ये दीक्षन्ते ये ये दीक्षन्ते दीक्षन्ते य एकाष्टकायामेकाष्टकायां ये दीक्षन्ते दीक्षन्ते य एकाष्टकायाम् एकाष्टकायामेकाष्टकायां ये एकाष्टकायां दीक्षन्ते दीक्षन्त एकाष्टकायां ये एकाष्टकायां दीक्षन्ते एकाष्टकायां दीक्षन्ते दीक्षन्त एकाष्टकायामेकाष्टकायां दीक्षन्तेऽन्तनामानावन्तनामानो दीक्षन्त एकाष्टकायामेकाष्टकायां दीक्षन्तेऽन्तनामानो एकाष्टकायामित्येका अष्टकायाम् दीक्षन्तेऽन्तनामानावन्तनामानो दीक्षन्ते दीक्षन्तेऽन्तनामानावृतो अतो अन्तनामानो दीक्षन्ते दीक्षन्तेऽन्तनामानावृतो अन्तनामानावृतो अतो अन्तनामानावन्तनामानावृतो भवतो भवत अतो अन्तनामानावन्तनामानावृतो भवतः अन्तरामानामित्यन्त नामानुः अर्थो भवतो भवत अर्थो अर्थो भवतो व्यस्तम् व्यस्तम् भवत अर्थो अर्थो भवतो व्यस्तम् अर्थो इत्युतो भवतो व्यस्तम् व्यस्तम् भवतो भवतो व्यस्तम् वै वै व्यस्तम् भवतो भवतो व्यस्तम् वै व्यस्तम् वै वै व्यस्तम् व्यस्तम् वा एत एते वै व्यस्तम् व्यस्तम् वा एते व्यस्तमिति अस्तम् वा एत एते वै वा एते संवत्सरस्य संवत्सरस्यैते वै वा एते संवत्सरस्य एते संवत्सरस्य संवत्सरस्यैत एते संवत्सरस्याभ्यभि संवत्सरस्यैत एते संवत्सरस्याभि संवत्सरस्याभ्यभि संवत्सरस्य संवत्सरस्याभिरीक्षन्ते दीक्षन्तेऽभि संवत्सरस्य संवत्सरस्याभिरीक्षन्ते संवत्सरस्येति संवत्सरस्य अभिरीक्षन्ते दीक्षन्तेऽभ्यभिरीक्षन्ते ये ये दीक्षन्तेऽभ्यभिरीक्षन्ते ये दीक्षन्ते ये ये दीक्षन्ते दीक्षन्ते य एकाष्टकायामेकाष्टकायाम् ये दीक्षन्ते दीक्षन्ते एकाष्टकायाम् एकाष्टकायामेकाष्टकायाम् ये य एकाष्टकायाम् दीक्षन्ते दीक्षन्त एकाष्टकायाम् ये य एकाष्टकायाम् दीक्षन्ते एकाष्टकायाम् दीक्षन्ते दीक्षन्त एकाष्टकायामेकाष्टकायाम् दीक्षन्तेऽन्तनामानावन्तनामानौ दीक्षन्त एकाष्टकायामेकाष्टकायाम् दीक्षन्तेऽन्तनामानौ एकाष्टकायामित्येका अष्टकायाम् दीक्षन्तेऽन्तनामानावन्तनामानौ दीक्षन्ते दीक्षन्तेऽन्तनामानावृतो अधो अन्तनामानौ दीक्षन्ते दीक्षन्तेऽन्तनामानावृतो अन्तनामानावृतो अर्थो अन्तनामानावन्तनामानावृतो भवतो भवत अर्थो अन्तनामानावन्तनामानावृतो भवत अन्तनामानावित्यन्त अतो भवतो भवत अर्थो अर्थो भवतः फल्गुणे पौर्णमासे फल्गुणे पौर्णमासे भवत अर्थो अर्थो भवतः फल्गुणे पौर्णमासे अर्थो इत्युतो भवतः फल्गुणे पौर्णमासे फल्गुणे पौर्णमासे भवतो भवतः फल्गुणे पौर्णमासे दीक्षेरन् दीक्षेरन् फल्गुणे पौर्णमासे भवतो भवतः फल्गुणे पौर्णमासे दीक्षेरन् फल्गुणे पौर्णमासे दीक्षेरन् दीक्षेरन् फल्गुणे पौर्णमासे फल्गुणे पौर्णमासे दीक्षेरन् मुखम् मुखम् दीक्षेरन् फल्गुणे पौर्णमासे फल्गुणे पौर्णमासे दीक्षेरन् मुखम् फल्गुणे पौर्णमास इति फल्गुणे पौर्णमासे दीक्षेरन्मुखम् मुखम् दीक्षेरन् दीक्षेरन्मुखम् वै वै मुखम् दीक्षेरन् दीक्षेरन्मुखम् वै मुखम् वै वै मुखम् मुखम् वा एतदेतद्वै मुखम् मुखम् वा एतद् वा एतदेतद्वै वा एतत् संवत्सरस्य संवत्सरस्यैतद्वै वा एतत् संवत्सरस्य एतत् संवत्सरस्य संवत्सरस्यैतदेतत् संवत्सरस्य यद्यत् संवत्सरस्यैतदेतत् संवत्सरस्य यद् संवत्सरस्य यद्यत् संवत्सरस्य संवत्सरस्य यत्फल्गुणे पौर्णमासः फल्गुणे पौर्णमासो यत्संवत्सरस्य संवत्सरस्य यत्फल्गुणे पौर्णमासः संवत्सरस्येति संवत्सरस्य यत्फल्गुणे पौर्णमासः फल्गुणे पौर्णमासो यद्यत्फल्गुणे पौर्णमासो मुखतो मुखतः फल्गुणे पौर्णमासो यद्यत्फल्गुणे पौर्णमासो मुखतः फल्गुणे पौर्णमासो मुखतो मुखतः फल्गुणे पौर्णमासः फल्गुणे पौर्णमासो मुखत एवैव मुखतः फल्गुणे पौर्णमासः फल्गुणे पौर्णमासो मुखत एव फल्गुणे पौर्णमास इति फल्गुणे पौर्णमासः मुखत एवैव मुखतो मुखत एव संवत्सरगुं संवत्सरमेव मुखतो मुखत एव संवत्सरम् एव संवत्सरगो संवत्सरमेवैव संवत्सरमारभ्यारभ्य संवत्सरमेवैव संवत्सरमारभ्य संवत्सरमारभ्यारभ्य संवत्सरगो संवत्सरमारभ्य दीक्षन्ते दीक्षन्त आरभ्य संवत्सरगो संवत्सरमारभ्य दीक्षन्ते संवत्सरमिति संवत्सरम् आरभ्य दीक्षन्ते दीक्षन्त आरभ्यारभ्य दीक्षन्ते तस्य तस्य दीक्षन्त आरभ्यारभ्य दीक्षन्ते तस्य आरभ्येत्याहारभ्य दीक्षन्ते तस्य तस्य दीक्षन्ते दीक्षन्ते तस्यैकैका तस्य दीक्षन्ते दीक्षन्ते तस्यैका तस्यैकैका तस्य तस्यैकैवैका तस्य तस्यैकैव एकैवैकैकैव निर्या निर्यैवैकैकैव निर्या एव निर्या निर्यैवैव निर्यायद्यन्निर्यैवैव निर्यायत् निर्यायद्यन्निर्या निर्यायत्साम्ये एघ्ये साम्ये एघ्येयन्निर्या निर्यायत्साम्ये एघ्ये निर्येदिनिः या यत्साम्ये एघ्ये साम्ये एघ्ये यद्यत्साम्ये एघ्ये विशुवान् विशुवान् साम्ये एघ्ये यद्यत्साम्ये एघ्ये विशुवान् साम्येभ्यविषुवान्विषुवान् साम्येभ्यसाम्येभ्यविषुवान् सम्पद्यते सम्पद्यते विषुवान् साम्येभ्यसाम्येभ्यविषुवान् सम्पद्यते साम्येभ्य इति साम्येभ्ये विषुवान् सम्पद्यते सम्पद्यते विषुवान् विषुवान् सम्पद्यते चित्रापूर्णमासे चित्रापूर्णमासे सम्पद्यते विषुवान् विषुवान् सम्पद्यते चित्रापूर्णमासे विषुवानिति विषुवान् सम्पद्यते चित्रापूर्णमासे चित्रापूर्णमासे सम्पद्यते सम्पद्यते चित्रापूर्णमासे दीक्षेरन् दीक्षेरञ्चित्रापूर्णमासे सम्पद्यते सम्पद्यते चित्रापूर्णमासे दीक्षेरन् सम्पद्यत इति सम्पद्यते चित्रापूर्णमासे दीक्षेरन् दीक्षेरग्रश्चित्रापूर्णमासे चित्रापूर्णमासे दीक्षेरन्मुखम् मुखम् दीक्षेरग्रश्चित्रापूर्णमासे चित्रापूर्णमासे दीक्षेरन्मुखम् चित्रापूर्णमास इति चित्रापूर्णमासे दीक्षेरन्मुखम् मुखम् दीक्षेरन् दीक्षेरन्मुखम् वै वै मुखम् दीक्षेरन् दीक्षेरन्मुखम् वै मुखम् वै वै मुखम् मुखम् वा एतदेतद्वै मुखम् मुखम् वा एतद् वा एतदेतद्वै वा एतत् संवत्सरस्य संवत्सरस्यैतद्वै वा एतत् संवत्सरस्य एतत् संवत्सरस्य संवत्सरस्यैतदेतत् संवत्सरस्य यद्यत् संवत्सरस्यैतदेतत् संवत्सरस्य संवत्सरस्य यद्यत् संवत्सरस्य संवत्सरस्य यच्चित्रापूर्णमासश्चित्रापूर्णमासो यत् संवत्सरस्य संवत्सरस्य यच्चित्रापूर्णमासः संवत्सरस्येति संवत्सरस्य यच्चित्रापूर्णमासश्चित्रापूर्णमासो यद्यच्चित्रापूर्णमासो मुखतो मुखदश्चित्रापूर्णमासो यद्यच्चित्रापूर्णमासो मुखतः चित्रापूर्णमासो मुखतो मुखदश्चित्रापूर्णमासश्चित्रापूर्णमासो मुखत एवैव मुखदश्चित्रापूर्णमासश्चित्रापूर्णमासो मुखत एव चित्रापूर्णमास इति चित्रापूर्णमासः मुखत एवैव मुखतो मुखत एव संवत्सरगुं संवत्सरमेव मुखतो मुखत एव संवत्सरम् एव संवत्सरगुं संवत्सरमेवैव संवत्सरमारभ्यारभ्य संवत्सरमेवैव संवत्सरमारभ्य संवत्सरमारभ्यारभ्य संवत्सरगुं संवत्सरमारभ्य दीक्षन्ते दीक्षन्त आरभ्य संवत्सरगुं संवत्सरमारभ्य दीक्षन्ते संवत्सरमिति संवत्सरम् आरभ्य दीक्षन्ते दीक्षन्त आरभ्यारभ्य दीक्षन्ते तस्य तस्य दीक्षन्त आरभ्यारभ्य दीक्षन्ते तस्य आरभ्येत्यारभ्य दीक्षन्ते तस्य तस्य दीक्षन्ते दीक्षन्ते तस्य न तस्य दीक्षन्ते दीक्षन्ते तस्य न तस्य न तस्य तस्य न काकान तस्य तस्य न का न काकान न काचन चनकान न काचन काचन चनका काचन निर्या निर्याचनका काचन निर्या चन निर्या निर्याचन चन निर्या भवति भवति निर्याचन चन निर्या भवति निर्या भवति भवति निर्या निर्या भवति चतुरहे चतुरहे भवति निर्या निर्या भवति चतुरहे निर्येति निहिया भवति चतुरहे चतुरहे भवति भवति चतुरहे पुरस्तात् पुरस्तात् चतुरहे भवति भवति चतुरहे पुरस्तात् चतुरहे पुरस्तात् पुरस्तात् चतुरहे चतुरहे पुरस्तात् पौर्णमास्यै पौर्णमास्यै पुरस्तात् चतुरहे चतुरहे पुरस्तात् पौर्णमास्यै चतुरः इति चतुः अहे पुरस्तात् पौर्णमास्यै पौर्णमास्यै पुरस्तात् पुरस्तात् पौर्णमास्यै दीक्षेरन् दीक्षेरन् पौर्णमास्यै पुरस्तात् पुरस्तात् पौर्णमास्यै दीक्षेरन् पौर्णमास्यै दीक्षेरन् दीक्षेरन् पौर्णमास्यै पौर्णमास्यै दीक्षेरन् तेषाम् तेषाम् दीक्षेरन् पौर्णमास्यै पौर्णमास्यै दीक्षेरन् तेषाम् पौर्णमास्या इति पौर्णमास्यै दीक्षरन् तेषाम् तेषाम् दीक्षरन् दीक्षरन् तेषामेकाष्टकायामेकाष्टकायाम् तेषाम् दीक्षरन् दीक्षरन् तेषामेकाष्टकायाम् तेषामेकाष्टकायामेकाष्टकायाम् तेषाम् तेषामेकाष्टकायाम् क्रयः क्रय एकाष्टकायाम् तेषाम् तेषामेकाष्टकायाम् क्रयः एकाष्टकायाम् क्रयक्रय एकाष्टकायामेकाष्टकायाम् क्रयस्सङ्क्रय एकाष्टकायामेकाष्टकायाम् क्रयस्सम् एकाष्टकायामित्येका अष्टकायाम् क्रयस्सङ्क्रयः क्रयः सम्पद्यते वद्यते सङ्क्रयः क्रयः सम्पद्यते सम्पद्यते वद्यते सकं सम्पद्यते तेन तेन पद्यते सकं सम्पद्यते तेन पद्यते तेन तेन पद्यते पद्यते तेनैकाष्टकामेकाष्टकाम् तेन पद्यते पद्यते तेनैकाष्टकाम् तेनैकाष्टकामेकाष्टकान् तेन तेनैकाष्टकान्ननैकाष्टकान् तेन तेनैकाष्टकान् एकाष्टकान्ननैकाष्टकामेकाष्टकान्न छम्बट् छम्बण्णैका अष्टकामेकाष्टकान्न छम्बट् एकाष्टकामित्येका अष्टकाम् न छम्बट् छम्बण्ण न छम्बट् कुर्वन्ति कुर्वन्ति छम्बण्ण न छम्बट् कुर्वन्ति छम्बट् कुर्वन्ति कुर्वन्ति छम्बट् छम्बट् कुर्वन्ति तेषाम् तेषाम् कुर्वन्ति छम्बट् छम्बट् कुर्वन्ति तेषाम् कुर्वन्ति तेषाम् तेषाम् कुर्वन्ति कुर्वन्ति तेषाम् पूर्वपक्षे पूर्वपक्षे तेषाम् कुर्वन्ति कुर्वन्ति तेषाम् पूर्वपक्षे तेषाम् पूर्वपक्षे पूर्वपक्षे तेषाम् तेषाम् पूर्वपक्षे सत्या सत्या पूर्वपक्षे तेषाम् तेषाम् पूर्वपक्षे सत्या पूर्वपक्षे सत्या सत्या पूर्वपक्षे पूर्वपक्षे सत्या समु समु सत्या पूर्वपक्षे पूर्वपक्षे सत्यासम् पूर्वपक्ष इति पूर्वपक्षे सत्या समु समु सत्या सत्या सम्पद्यते पद्यते समु सत्या सत्या सम्पद्यते सम्पद्यते पद्यते समु सम्पद्यते पूर्वपक्षम् पूर्वपक्षम् पद्यते समु सम्पद्यते पूर्वपक्षम् रज्यते पूर्वपक्षम् पूर्वपक्षम् पद्यते पद्यते पूर्वपक्षम् मासा मासाः पूर्वपक्षम् पद्यते पद्यते पूर्वपक्षम् मासाः पूर्वपक्षम् मासा मासाः पूर्वपक्षम् पूर्वपक्षम् मासा अभ्यभिमासाः पूर्वपक्षम् पूर्वपक्षम् मासा अभि पूर्वपक्षमिति पूर्वपक्षम् मासा अभ्यभिमासा मासा अभिसंसमभिमासा मासा अभिसम् अभिसंसमभ्यभिसम्पद्यन्ते पद्यन्ते समभ्यभिसम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सकम् सम्पद्यन्ते ते ते पद्यन्ते सकम् सम्पद्यन्ते ते पद्यन्ते ते ते पद्यन्ते पद्यन्ते ते पूर्वपक्षे पूर्वपक्षे ते पद्यन्ते पद्यन्ते ते पूर्वपक्षे ते पूर्वपक्षे पूर्वपक्षे ते ते पूर्वपक्ष उदुत्पूर्वपक्षे ते ते पूर्वपक्ष उद पूर्वपक्ष उदुत्पूर्वपक्षे पूर्वपक्ष उत्तिष्ठन्ति तिष्ठन्त्युत्पूर्वपक्षे पूर्वपक्ष उत्तिष्ठन्ति पूर्वपक्ष इति पूर्वपक्षे उत्तिष्ठन्ति तिष्ठन्त्युदुत्तिष्ठन्ति तागुस्तागुस्तिष्ठन्त्युदुत्तिष्ठन्तिता तिष्ठन्ति तागुस्तागुस्तिष्ठन्ति तिष्ठन्त्यतानुत्तिष्ठत उत्तिष्ठतस्तागुस्तिष्ठन्ति तिष्ठन्त्यतानुत्तिष्ठत तानुत्तिष्ठत उत्तिष्ठतस्तागुस्तानुत्तिष्ठत ओषधय ओषधय उत्तिष्ठतस्तागुस्तानुत्तिष्ठत ओषधय उत्तिष्ठत ओषधय ओषधय उत्तिष्ठत उत्तिष्ठत ओषधयो वनस्पतयो वनस्पतय ओषधय उत्तिष्ठत उत्तिष्ठत ओषधयो वनस्पतय उत्तिष्ठत इत्युत्तिष्ठतः ओषधयो वनस्पतयो वनस्पतय ओषधय ओषधयो वनस्पतयोन्वनु वनस्पतय ओषधय ओषधयो वनस्पतयोनु वनस्पतयोन्वनु वनस्पतयो वनस्पतयोनूदुदनु वनस्पतयो वनस्पतयोनूद् अनूदुदन्वनोत्तिष्ठन्ति तिष्ठन्त्युदन्वनोत्तिष्ठन्ति उत्तिष्ठन्ति तिष्ठन्त्युदुत्तिष्ठन्ति तागुस्तागुस्तिष्ठन्त्युदुत्तिष्ठन्ति तान् तिष्ठन्ति तागुस्तागुस्तिष्ठन्ति तिष्ठन्ति तान् कल्याणी कल्याणी तागुस्तिष्ठन्ति तिष्ठन्ति तान् कल्याणी तान् कल्याणी कल्याणी तागुस्तान् कल्याणी कीर्तिः कीर्तिः कल्याणी तागुस्तान् कल्याणी कीर्तिः कल्याणी कीर्तिः कीर्तिः कल्याणी कल्याणी कीर्तिरन्वनु कीर्तिः कल्याणी कल्याणी कीर्तिरनु कीर्तिरन्वनु कीर्तिः कीर्तिरनूदुदनु कीर्तिः कीर्तिरनूद् अनूदुदन्वनोत्तिष्ठति तिष्ठत्युदन्वनोत्तिष्ठति उत्तिष्ठति तिष्ठत्युदुत्तिष्ठत्यरा आत्सुरला आत्सुस्तिष्ठत्युदुत्तिष्ठत्यरा आत्सु तिष्ठत्यरा आत्सुरला आत्सुस्तिष्ठति तिष्ठत्यरा आत्सुरिमहिमेरा आत्सुस्तिष्ठति तिष्ठत्यरा आत्सुरिमे अरा आत्सुरिम इमेरा आत्सुरला आत्सुरिमे यजमाना यजमाना इमेरा आत्सुरला आत्सुरिमे यजमाना इमे यजमाना यजमाना इम इमे यजमाना इति यजमाना इम इमे यजमाना इति यजमाना इति यजमाना यजमाना इति तत्तदिति यजमाना यजमाना इति तत् इति तत्तदिति तदन्वनु तदिति तदनु तदन्वनु तत्तदनु सर्वे सर्वेऽनु तत्तदनु सर्वे अनु सर्वे सर्वेऽन्वनु सर्वेराध्नवन्तिराध्नवन्ति सर्वेऽन्वनु सर्वेराध्नवन्ति सर्वेराध्नवन्तिराध्नवन्ति सर्वे सर्वेराध्नवन्ति राध्नुवन्तीति राध्नुवन्ति सुवर्गम् वै वै सुवर्गगुं सुवर्गम् वा एत एते वै सुवर्गगुं सुवर्गम् वा एते सुवर्गमिति सुवहागम् वा एत एते वै वा एते लोकम् लोकमेते वै वा एते लोकम् एते लोकम् लोकमेत एते लोकयन्ति यन्ति लोकमेत एते लोकयन्ति लोकयन्ति यन्ति लोकम् लोकयन्ति ये ये यन्ति लोकम् लोकयन्ति ये यन्ति ये ये यन्ति यन्ति ये सत्रगुं सत्रम् ये यन्ति यन्ति ये सत्रम् ये सत्रगुं सत्रम् ये ये सत्रमुपयन्त्युपयन्ति सत्रम् ये ये सत्रमुपयन्ति सत्रमुपयन्त्युपयन्ति सत्रगुण सत्रमुपयन्त्यभ्या अभ्युपयन्ति सत्रगुण सत्रमुपयन्त्यभि उपयन्त्यभ्या अभ्युपयन्त्युपयन्त्यभीन्धत इन्धतेभ्युपयन्त्युपयन्त्यभीन्धते उपयन्त्येत्युपायन्ति अभीन्धत इन्धतेभ्यभीन्धत एवैवेन्धतेभ्यभीन्धत एव इन्धत एवैवेन्धत इन्धत एव दीक्षाभिर्दीक्षाभिरेवेन्धत इन्धत एव दीक्षाभिः एव दीक्षाभिर्दीक्षाभिरेवैव दीक्षाभिरात्मानमात्मानम् दीक्षाभिरेवैव दीक्षाभिरात्मानम् दीक्षाभिरात्मानमात्मानम् दीक्षाभिर्दीक्षाभिरात्मानज्ञश्रपयन्ते श्रपयन्त आत्मानम् दीक्षाभिर्दीक्षाभिरात्मानज्ञश्रपयन्ते आत्मानज्ञश्रपयन्ते श्रपयन्त आत्मानमात्मानज्ञश्रपयन्त उपसद्धिरुपसद्धिश्रपयन्त आत्मानमात्मानज्ञश्रपयन्त उपसद्धि श्रपयन्त उपसद्धिरुपसद्धिश्रपयन्ते श्रपयन्त उपसद्धिर्द्वाभ्याम् द्वाभ्यामुपसद्धिश्रपयन्ते श्रपयन्त उपसद्धिर्द्वाभ्याम् उपसद्भिर्द्वाभ्याम् द्वाभ्यामुपसद्भिरुपसद्भिर्द्वाभ्याम् लोमलोमद्वाभ्यामुपसद्भिरुपसद्भिर्द्वाभ्याम् लोम उपसद्भिरित्युपसद्भिः द्वाभ्याम् लोमलोमद्वाभ्याम् द्वाभ्याम् लोमावावलोमद्वाभ्याम् द्वाभ्याम् लोमाव लोमावावलोमलोमावद्यन्ति द्यञ्च वलोमलोमावद्यन्ति अवद्यन्ति द्यञ्च वावद्यन्ति द्वाभ्याम् द्वाभ्याम् द्यञ्च वावद्यन्ति द्वाभ्याम् द्वाभ्यान् द्वाभ्यान् जन्तिद्यन्ति द्वाभ्यान् त्वचम् त्वचम् द्वाभ्यान् जन्तिद्यन्ति द्वाभ्यान् त्वचम् द्वाभ्यान् त्वचम् त्वचम् द्वाभ्यान् द्वाभ्यान् त्वचम् द्वाभ्यान् द्वाभ्यान् त्वचम् द्वाभ्यान् द्वाभ्यान् त्वचम् द्वाभ्याम् त्वचम् द्वाभ्यान् द्वाभ्यान् त्वचम् त्वचम् द्वाभ्यामसृतसृद्वाभ्यान् त्वचम् त्वचम् द्वाभ्यामसृ द्वाभ्यामसृतसृद्वाभ्याम् द्वाभ्यामसृद्वाभ्याम् द्वाभ्यामसृद्वाभ्याम् द्वाभ्यामसृद्वाभ्याम् असृद्वाभ्याम् द्वाभ्यामसृतसृद्वाभ्याम् मागुंसम् मागुंसम् द्वाभ्यामसृतसृद्वाभ्याम् मागुंसम् द्वाभ्याम् मागुंसम् मागुंसम् द्वाभ्याम् द्वाभ्याम् मागुंसम् द्वाभ्याम् द्वाभ्याम् मागुंसम् द्वाभ्याम् द्वाभ्याम् मागुंसम् द्वाभ्याम् मागुंसम् द्वाभ्याम् द्वाभ्याम् मागुंसम् मागुंसम् द्वाभ्यामस्थ्यस्य द्वाभ्याम् मागुंसम् मागुंसम् द्वाभ्यामस्थि द्वाभ्यामस्थ्यस्य द्वाभ्याम् द्वाभ्यामस्थ्य द्वाभ्याम् द्वाभ्यामस्थ्य द्वाभ्याम् द्वाभ्यामस्थ्य द्वाभ्याम् अस्थ्य द्वाभ्याम् द्वाभ्यामस्थ्यस्थ्य द्वाभ्याम् मज्जानम् मज्जानम् द्वाभ्यामस्थ्यस्थ्य द्वाभ्याम् मज्जानम् द्वाभ्याम् मज्जानम् मज्जानम् द्वाभ्याम् द्वाभ्याम् मज्जानमात्मदक्षिणमात्मदक्षिणम् मज्जानम् द्वाभ्याम् द्वाभ्याम् मज्जानमात्मदक्षिणम् मज्जानमात्मदक्षिणमात्मदक्षिणम् मज्जानम् मज्जानमात्मदक्षिणम् वै वा आत्मदक्षिणम् मज्जानम् मज्जानमात्मदक्षिणम् वै आत्मदक्षिणम् वै वा आत्मदक्षिणमात्मदक्षिणम् वै सत्रगो सत्रम् वा आत्मदक्षिणमात्मदक्षिणम् वै सत्रम् आत्मदक्षिणमित्यात्मा दक्षिणम् वै सत्रगो सत्रम् वै वै सत्रमात्मानमात्मानगो सत्रम् वै वै सत्रमात्मानम् सत्रमात्मानमात्मानगो सत्रगो सत्रमात्मानमेवैवात्मानगो सत्रगो सत्रमात्मानमेव आत्मानमेवैवात्मानमात्मानमेव दक्षिणाम् दक्षिणामेवात्मानमात्मानमेव दक्षिणाम् एव दक्षिणाम् दक्षिणामेवैव दक्षिणाम् नीत्वा नीत्वा दक्षिणामेवैव दक्षिणाम् नीत्वा दक्षिणाम् नीत्वा नीत्वा दक्षिणाम् दक्षिणाम् नीत्वा सुवर्गगो सुवर्गम् नीत्वा दक्षिणाम् दक्षिणाम् नीत्वा सुवर्गम् नीत्वा सुवर्गगो सुवर्गम् नीत्वा नीत्वा सुवर्गम् लोकम् लोकगो सुवर्गम् नीत्वा नीत्वा सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकयन्ति यन्ति लोकगो सुवर्गगो सुवर्गम् लोकयन्ति सुवर्गमिति सुभागम् लोकयन्ति यन्ति लोकम् लोकयन्ति शिखागोशिखाम् यन्ति लोकम् लोकयन्ति शिखाम् यन्ति शिखागोशिखाम् यन्ति यन्ति शिखामन्वनशिखाम् यन्ति यन्ति शिखामनु शिखामन्वनशिखागोशिखामनुप्रप्राणशिखागोशिखामनुप्र अनुप्रप्राण्वनु प्रभवन्ते वपन्ते प्राण्वनु प्रभवन्ते प्रभवन्ते वपन्ते प्रभवन्त अर्ध्या अर्ध्यै वपन्ते प्रभवन्त अर्ध्यै वपन्त अर्ध्या अर्ध्यै वपन्ते वपन्त अर्ध्या अथो अथो अर्ध्यै वपन्ते वपन्त अर्ध्या अथो अर्ध्या अथो अथो अर्ध्या अर्ध्या अथो रघीयागुंसो रघीयागुंसोऽथो अर्ध्या अर्ध्या अथो रघीयागुंस अथो रघीयागुंसो रघीयागुंसोऽथो अथो रघीयागुंसस्सु वर्गगुंसु वर्गगो रघीयागुंसोऽथो अथो रघीयागुंसस्सु वर्गम् अथो इत्यथो नहि यागुंसस्वर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसवर्गगुंसव रात्रोति रात्रौ वदन्ति ब्रह्मवादिनोः ब्रह्मवादिनो वदन्ति रात्रः ब्रह्मवादिन इति ब्रह्मवादिनः वदञ्चति रात्रोति रात्रो वदन्ति वदञ्चति रात्रः परमः परमोति रात्रो वदन्ति वदञ्चति रात्रः परमः अतिरात्रः परमः परमोति रात्रोति रात्रः परमो यज्ञक्रतूनाम् यज्ञक्रतूनाम् परमोति रात्रोति रात्रः परमो यज्ञक्रतूनाम् अतिरात्र इत्यति रात्रः परमो यज्ञक्रतूनाम् यज्ञक्रतूनाम् परमः परमो यज्ञक्रतूनाम् कस्मात् कस्मात् यज्ञक्रतूनाम् परमः परमो यज्ञक्रतूनाम् कस्मात् यज्ञक्रतूनाम् कस्मात् कस्मात् यज्ञक्रतूनाम् यज्ञक्रतूनाम् कस्मात् तन्तम् कस्मात् यज्ञक्रतूनाम् यज्ञक्रतूनाम् कस्मात् तम् यज्ञक्रतूनामिति यज्ञक्रतूनाम् कस्मात् तन्तम् कस्मात् कस्मात् तम् प्रथमम् प्रथमन्तम् कस्मात् कस्मात् तम् प्रथमम् तम् प्रथमम् प्रथमन्तम् प्रथममुपोप प्रथमन्तम् प्रथममुप प्रथममुपोप प्रथमम् प्रथममुपयन्ति यन्त्युप प्रथमम् प्रथममुपयन्ति उपयन्ति यन्त्युपोपयन्तीतीति यन्त्युपोपयन्तीति यन्तीतीति यन्ति यन्तीत्येतदेतदिति यन्ति यन्तीत्येतत् इत्येतदेतदितीत्येतद्वैव एतदितीत्येतद्वै एतद्वैव एतदेतद्वा अग्निष्टोममग्निष्टोमम् वा एतदेतद्वा अग्निष्टोमम् वा अग्निष्टोममग्निष्टोमम् वै वा अग्निष्टोमम् प्रथमम् प्रथममग्निष्टोमम् वै वा अग्निष्टोमम् प्रथमम् अग्निष्टोमम् प्रथमम् प्रथममग्निष्टोममग्निष्टोमम् प्रथममुपोप प्रथममग्निष्टोममग्निष्टोमम् प्रथममुप अग्निष्टोममित्यग्नेस्तोमम् प्रथममुपोप प्रथमम् प्रथममुपयन्ति यन्त्युप प्रथमम् प्रथममुपयन्ति उपयन्ति यन्त्युपोपयन्त्यथाथ यन्त्युपोपयन्त्यथ यन्त्यथाथयन्ति यन्त्यथोक्ष्यमुक्ष्यमथयन्ति यन्त्यथोक्ष्यम् अथोक्ष्यमुक्ष्यमथाथोक्ष्यमथाथोक्ष्यमथाथोक्ष्यमथ मुख्यमथाथोक्ष्यमुख्यमथ षोडशिनको षोडशिनमथोक्ष्यमुख्यमथ षोडशिनम् अथ षोडशिनको षोडशिनमथाथ षोडशिनमथाथ षोडशिनमथाथ षोडशिनमथ षोडशिनमथाथ षोडशिनको षोडशिनमथातिरात्रमतिरात्रमथ षोडशिनको षोडशिनमथातिरात्रम् अथातिरात्रमतिरात्रमथाथातिरात्रमनुपूर्वमनुपूर्वमतिरात्रमथाथातिरात्रमनुपूर्वम् अतिरात्रमनुपूर्वमनुपूर्वमतिरात्रमतिरात्रमनुपूर्वमेवैवानुपूर्वमतिरात्रमतिरात्रमनुपूर्वमेव अतिरात्रमित्यदि रात्रम् अनुपूर्वमेवैवानुपूर्वमनुपूर्वमेवैतदेतदेवानुपूर्वमनुपूर्वमेवैतत् अनुपूर्वमित्यनुपूर्वम् एवैतदेतदेवैवैतद्यज्ञक्रतून् यज्ञक्रतून्नेतदेवैवैतद्यज्ञक्रतून् एतद्यज्ञक्रतून् यज्ञक्रतूनेतदेतद्यज्ञक्रतूनुपेत्योपेत्य यज्ञक्रतूनेतदेतद्यज्ञक्रतूनुपेत्य यज्ञक्रतूनुपेत्योपेत्य यज्ञक्रतून् यज्ञक्रतूनुपेत्य तागुस्तानुपेत्य यज्ञक्रतून् यज्ञक्रतूनुपेत्यतान् यज्ञक्रतूनिति यज्ञक्रतून् उपेत्यतागुस्तानुपेत्योपेत्यतानालभ्यालभ्यतानुपेत्योपेत्यतानालभ्य उपेत्येत्युपा इत्य तानालभ्यालभ्यतागुस्तानालभ्य परिगृह्य परिगृह्यालभ्यतागुस्तानालभ्य परिगृह्य आलभ्य परिगृह्य परिगृह्यालभ्यालभ्य परिगृह्य सामकम् सामम् परिगृह्यालभ्यालभ्य परिगृह्य सामम् आलभ्येत्यालभ्य परिगृह्य सामकम् सामम् परिगृह्य परिगृह्य साममेवैव सामम् परिगृह्य परिगृह्य साममेव परिगृह्येति परिगृह्य सोममेवैव सोमकम् सोममेवैतदेतदेव सोमकम् सोममेवैतत् एवैतदेतदेवैवैतत्पिबन्तः पिबन्त एतदेवैवैतत्पिबन्तः एतत्पिबन्तः पिबन्त एतदेतत्पिबन्त आसत आसते पिबन्त एतदेतत्पिबन्त आसते पिबन्त आसत आसते पिबन्तः पिबन्त आसते ज्योतिष्टोमम् ज्योतिष्टोममासते पिबन्तः पिबन्त आसते ज्योतिष्टोमम् आसते ज्योतिष्टोमम् ज्योतिष्टोममासत आसते ज्योतिष्टोमम् प्रथमम् प्रथमम् ज्योतिष्टोममासत आसते ज्योतिष्टोमम् प्रथमम् ज्योतिष्टोमम् प्रथमम् प्रथमम् ज्योतिष्टोमम् ज्योतिष्टोमम् प्रथममुपोप प्रथमम् ज्योतिष्टोमम् ज्योतिष्टोमम् प्रथममुप ज्योतिष्टोममिति ज्योतिः स्तोमम् प्रथममुपोप प्रथमम् प्रथममुपयन्ति यन्त्यप प्रथमम् प्रथममुपयन्ति उपयन्ति यन्त्युपोपयन्ति ज्योतिष्टोमो ज्योतिष्टोमो यन्त्युपोपयन्ति ज्योतिष्टोमः यन्ति ज्योतिष्टोमो ज्योतिष्टोमो यन्तयन्ति ज्योतिष्टोमो वै वै ज्योतिष्टोमो यन्तयन्ति ज्योतिष्टोमो वै ज्योतिष्टोमो वै वै ज्योतिष्टोमो ज्योतिष्टोमो वै स्तोमानाम् स्तोमानाम् वै ज्योतिष्टोमो ज्योतिष्टोमो वै स्तोमानाम् ज्योतिष्टोमैति ज्योतिः स्तोमः वै स्तोमानाकस्तोमानाम् वै वै स्तोमानाम् मुखम् मुखग्स्तोमानाम् वै वै स्तोमानाम् मुखम् स्तोमानाम् मुखम् मुखग्स्तोमानाकस्तोमानाम् मुखम् मुखतो मुखतो मुखग्स्तोमानाकस्तोमानाम् मुखम् मुखतः मुखम् मुखतो मुखतो मुखम् मुखम् मुखत एवैव मुखतो मुखम् मुखम् मुखत एव मुखत एवैव मुखतो मुखत एव स्तोमान् स्तोमानेव मुखतो मुखत एव स्तोमान् एव स्तोमान् स्तोमानेवैव स्तोमान् प्रप्रस्तोमानेवैव स्तोमान् प्र स्तोमान् प्रप्रस्तोमान् स्तोमान् प्रयुञ्जते युञ्जते प्रस्तोमान् स्तोमान् प्रयुञ्जते प्रयुञ्जते युञ्जते प्रप्रयुञ्जते ते ते युञ्जते प्रप्रयुञ्जते ते युञ्जते ते ते युञ्जते युञ्जते ते सग्स्तुताः सग्स्तुतास्ते युञ्जते युञ्जते ते सग्स्तुताः ते सग्स्तुताः सग्स्तुतास्ते ते सग्स्तुता विराजम् विराजको सग्स्तुतास्ते ते सग्स्तुता विराजम् सग्स्तुता विराजम् विराजको सग्स्तुताः सग्स्तुता विराजमभ्यभि विराजको सग्स्तुताः सग्स्तुता विराजमभि सग्स्तुता इति संस्तुताः विराजमभ्यभि विराजम् विराजमभिसगुंसमभिविराजम् विराजमभिसम् विराजमिति विराजम् अभिसगुंसमभ्यभिसम्पद्यन्ते पद्यन्ते समभ्यभिसम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगुं सम्पद्यन्ते द्वे द्वे पद्यन्ते सगुं सम्पद्यन्ते द्वे पद्यन्ते द्वे द्वे पद्यन्ते पद्यन्ते द्वे च द्वे पद्यन्ते पद्यन्ते द्वे च द्वे च द्वे द्वे चर्चावृचौ च द्वे द्वे चर्चौ द्वे इति द्वे चर्चावृचौ च चर्चावत्यत्युचौ च चर्चावति अर्चावत्यत्युचावृचावतिरिच्येते रिच्येते अत्युचावृचावतिरिच्येते अतिरिच्येते रिच्येते अत्यतिरिच्येते एकैकया रिच्येते अत्यतिरिच्येते एकया रिच्येते एकैकया रिच्येते रिच्येते एकया गौर्गौरेकया रिच्येते रिच्येते एकया गौः रिच्येते इति रिच्येते एकया गौर्गौरेकैकया गौरतिरिक्तोऽतिरिक्तो गौरेकैकया गौरतिरिक्तः गौरतिरिक्तोऽतिरिक्तो गौर्गौरतिरिक्त एकैकयातिरिक्तो गौर्गौरतिरिक्त एकया अतिरिक्त एकैकयातिरिक्तोऽतिरिक्त एकयायुरायुरेकयातिरिक्तोऽतिरिक्त एकयायुः अतिरिक्त इत्यतिरिक्तः एकयायुरायुरेकयैकयायुरोन ऊन आयुरेकयैकयायुरोनः आयुरोन ऊन आयुरायुरोनस्सु वर्गस्सु वर्ग ऊन आयुरायुरोनस्सु वर्गः ओनस्सु वर्गस्सु वर्ग ओन ओनस्सु वर्गो वै वै सुवर्ग ओन ओनस्सु वर्गो वै सुवर्गो वै वै सुवर्गस्सु वर्गो वै लोको लोको वै सुवर्गस्सु वर्गो वै लोकः सुवर्ग इति सुवाहकः वै लोको लोको वै वै लोको ज्योतिर्ज्योतिर्लोको वै वै लोको ज्योतिः लोको ज्योतिर्ज्योतिर्लोको लोको ज्योतिरोर्गोर्ज्योतिर्लोको लोको ज्योतिरोर्ग ज्योतिरोर्गोर्ज्योतिर्ज्योतिरोर्विराट् विराडोर्ज्योतिर्ज्योतिरोर्विराट् ओर्विराट् विराडोर्गोर्विराट् स्वर्गकोसवर्गम् विराडोर्गोर्विराट् स्वर्गम् विराट् स्वर्गकोसवर्गम् विराट् विराट् स्वर्गमेवैव स्वर्गम् विराट् विराट् स्वर्गमेव विराडिति वीराट् स्वर्गमेवैव स्वर्गकोसवर्गमेव तेन तेनैव स्वर्गकोसवर्गमेव तेन स्वर्गमिति सुवहगम् एव तेन तेनैवैव तेन लोकम् लोकम् तेनैवैव तेन लोकम् तेन लोकम् लोकम् तेन तेन लोकयन्ति यन्ति लोकम् तेन तेन लोकयन्ति लोकयन्ति यन्ति लोकम् लोकयन्ति रथन्तरगोरथन्तरयन्ति लोकम् लोकयन्ति रथन्तरम् यन्ति रथन्तरगोरथन्तरयन्ति यन्ति रथन्तरम् दिवा दिवा रथन्तरयन्ति यन्ति रथन्तरम् दिवा रथन्तरम् दिवा दिवा रथन्तरगोरथन्तरम् दिवा भवति भवति दिवा रथन्तरगोरथन्तरम् दिवा भवति रथन्तरमिति रथम् तरम् दिवा भवति भवति दिवा दिवा भवति रथन्तरगोरथन्तरम् भवति दिवा दिवा भवति रथन्तरम् भवति रथन्तरगोरथन्तरम् भवति भवति रथन्तरम् नक्तम् नक्तगोरथन्तरम् भवति भवति रथन्तरम् नक्तम् रथन्तरम् नक्तम् नक्तगोरथन्तरगोरथन्तरम् नक्तमितीति नक्तगोरथन्तरगोरथन्तरम् नक्तमिति रथन्तरमिति रथन्तरम् नक्तमितीति नक्तम् नक्तमित्याहुराहुरिति नक्तम् नक्तमित्याहुः इत्याहुराहुरितीत्याहुर्ब्रह्मवादिनो ब्रह्मवादिन आहुरितीत्याहुर्ब्रह्मवादिनः आहुर्ब्रह्मवादिनो ब्रह्मवादिन आहुराहुर्ब्रह्मवादिनः केन केन ब्रह्मवादिन आहुराहुर्ब्रह्मवादिनः केन ब्रह्मवादिनः केन केन ब्रह्मवादिनो ब्रह्मवादिनः केन तत्तत्केन ब्रह्मवादिनो ब्रह्मवादिनः केन तत् ब्रह्मवादिन इति ब्रह्मवादिनः केन तत्तत्केन केन तदजाम् यजामि तत्केन केन तदजामि तदजाम् यजामि तत्तदजामीतीत्यजामि तत्तदजामीति अजामीतीत्यजाम् यजामीति सौभरगुं सौभरमित्यजाम् यजामीति सौभरम् इति सौभरगुं सौभरमिति सौभरम् तृतीयसवने तृतीयसवने सौभरमिति सौभरम् तृतीयसवने सौभरम् तृतीयसवने तृतीयसवने सौभरगुं सौभरम् तृतीयसवने ब्रह्मसामम् ब्रह्मसामम् तृतीयसवने सौभरगुं सौभरम् तृतीयसवने ब्रह्मसामम् तृतीयसवने ब्रह्मसामम् ब्रह्मसामम् तृतीयसवने तृतीयसवने ब्रह्मसामम् बृहत् बृहत् ब्रह्मसामम् तृतीयसवने तृतीयसवने ब्रह्मसामम् बृहत् तृतीयसवन इति तृतीयासवने ब्रह्मसामम् बृहत् बृहत् ब्रह्मसामम् ब्रह्मसामम् बृहत् तत्तत् बृहत् ब्रह्मसामम् ब्रह्मसामम् बृहत् तत् ब्रह्मसाममिति ब्रह्मसामम् बृहत् तत्तत् बृहत् बृहत् तन्मध्यतो मध्यतस्तत् बृहत् बृहत् तन्मध्यतः तन्मध्यतो मध्यतस्तत्तन्मध्यतो दधति दधति मध्यतस्तत्तन्मध्यतो दधति मध्यतो दधति दधति मध्यतो मध्यतो दधति विधृत्यै विधृत्यै दधति मध्यतो मध्यतो दधति विधृत्यै दधति विधृत्यै विधृत्यै दधति दधति विधृत्यैतेन तेन विधृत्यै दधति दधति विधृत्यैतेन विधृत्यैतेन तेन विधृत्यै विधृत्यैतेनाजाम् यजामि तेन विधृत्यै विधृत्यैतेनाजामि विधृत्या इति विधृत्यै तेनाजाम् यजामि तेन तेनाजामि अजामीत्यजामि ज्योतिष्टोमम् प्रथमम् प्रथमम् ज्योतिष्टोमम् ज्योतिष्टोमम् प्रथममुपोपप्रथमम् ज्योतिष्टोमम् ज्योतिष्टोमम् प्रथममुप ज्योतिष्टोममिति ज्योतिः स्तोमम् प्रथममुपोपप्रथमम् प्रथममुपयन्ति यन्त्युपप्रथमम् प्रथममुपयन्ति उपयन्ति यन्त्युपोपयन्त्यस्मिन्नस्मिन् यन्त्युपोपयन्त्यस्मिन् यन्त्यस्मिन्नस्मिन् यन्ति यन्त्यस्मिन्नेवैवास्मिन् यन्ति यन्त्यस्मिन्नेव अस्मिन्नेवैवास्मिन्नस्मिन्नेव तेन तेनैवास्मिन्नस्मिन्नेव तेन एव तेन तेनैवैव तेन लोके लोके तेनैवैव तेन लोके तेन लोके लोके तेन तेन लोके प्रतिप्रतिलोके तेन तेन लोके प्रति लोके प्रतिप्रतिलोके लोके प्रतिष्ठन्ति तिष्ठन्ति प्रतिलोके लोके प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिप्रतिष्ठन्ति गोष्ठोमम् गोष्ठोमम् तिष्ठन्ति प्रतिप्रतिष्ठन्ति गोष्ठोमम् तिष्ठन्ति गोष्ठामम् गोष्ठामम् तिष्ठन्ति तिष्ठन्ति गोष्ठामम् द्वितीयम् द्वितीयम् गोष्ठामम् तिष्ठन्ति तिष्ठन्ति गोष्ठामम् द्वितीयम् गोष्ठामम् द्वितीयम् द्वितीयम् गोष्ठामम् गोष्ठामम् द्वितीयम् उपोपद्वितीयम् गोष्ठामम् गोष्ठामम् द्वितीयमुप गोष्ठाममिति गोष्ठामम् द्वितीयमुपोपद्वितीयम् द्वितीयमुपयन्ति यञ्चुपद्वितीयम् द्वितीयमुपयन्ति उपयन्ति यञ्चुपोपयन्त्यन्तरिक्षेऽन्तरिक्षे यञ्चुपोपयन्त्यन्तरिक्षे यञ्जन्तरिक्षेऽन्तरिक्षेयन्ति यञ्जन्तरिक्ष एवैवान्तरिक्षेयन्ति यञ्जन्तरिक्ष एव अन्तरिक्ष एवैवान्तरिक्षेऽन्तरिक्ष एवैवान्तरिक्षेऽन्तरिक्ष एव तेन एव तेन तेनैवैव तेन प्रतिप्रतितेनैवैव तेन प्रति तेन प्रतिप्रतितेन तेन प्रतिष्ठन्ति तिष्ठन्ति प्रतितेन तेन प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिप्रतिष्ठन्त्यायिष्टोममायिष्टोमम् तिष्ठन्ति प्रतिप्रतिष्ठन्त्यायिष्टोमम् तिष्ठन्त्यायिष्टोममायिष्टोमम् तिष्ठन्ति तिष्ठन्त्यायिष्टोमम् तृतीयम् तृतीयमायिष्टोमम् तिष्ठन्ति तिष्ठन्त्यायिष्टोमम् तृतीयम् आयिष्टोमम् तृतीयम् तृतीयमायिष्टोममायिष्टोमम् तृतीयमुपोप तृतीयमायिष्टोममायिष्टोमम् तृतीयमुप आयिष्टोममित्यायुः स्तोमम् तृतीयमुपोप तृतीयम् तृतीयमुपयन्ति यन्त्युप तृतीयम् तृतीयमुपयन्ति उपयन्ति यन्त्युपोपयन्त्यमुष्मिन्नमुष्मिनयन्त्युपोपयन्त्यमुष्मिन् यञ्जमुष्मिन्नमुष्मिनयन्तयञ्जमुष्मिन्नेवैवामुष्मिनयन्तयञ्जमुष्मिन्नेव अमुष्मिन्नेवैवामुष्मिन्नमुष्मिन्नेव तेन तेनैवामुष्मिन्नमुष्मिन्नेव तेन एव तेन तेनैवैव तेन लोके लोके तेनैवैव तेन लोके तेन लोके लोके तेन तेन लोके प्रतिप्रतिलोके तेन तेन लोके प्रति लोके प्रतिप्रतिलोके लोके प्रतिष्ठन्ति तिष्ठन्ति प्रतिलोके लोके प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिष्ठन्तीयमियम् तिष्ठन्ति प्रतिष्ठन्तीयम् तिष्ठन्तीयमियम् तिष्ठन्ति तिष्ठन्तीयम् वावेयम् तिष्ठन्ति तिष्ठन्तीयम् वाव इयम् वावेयमियम् वावज्योतिर्वावेयमियम् वावज्योतिः वावज्योतिर्ज्योतिर्वाव वावज्योतरन्तरिक्षमन्तरिक्षम् ज्योतिर्वाव वावज्योतिरन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्ज्योतरन्तरिक्षम् गौर्गौरन्तरिक्षम् ज्योतिर्ज्योतरन्तरिक्षम् गौः अन्तरिक्षम् गौर्गौरन्तरिक्षमन्तरिक्षम् गौरसावसौ गौरन्तरिक्षमन्तरिक्षम् गौरसौ गौरसावसौ गौर्गौरसावायुरायुरसौ गौर्गौरसावायुः असावायुरायुरसावसावायुर्यद्यदायुरसावसावायुर्यत् आयुर्यद्यदायुरायुर्यदेता नेतान् यदायुरायुर्यदेतान् यदेता नेतान् यद्यदेतान् स्तोमान् स्तोमानेतान् यद्यदेतान् स्तोमान् एतान् स्तोमान् स्तोमानेता नेतान् स्तोमानुपयन्ति पयन्ति स्तोमानेता नेतान् स्तोमानुपयन्ति स्तोमानुपयन्ति पयन्ति स्तोमान् स्तोमानुपयन्त्येष्वेषु पयन्ति स्तोमान् स्तोमानुपयन्त्येषु उपयन्त्येष्वे एषु पयन्ति पयन्त्येष्वे वै वैषु पयन्ति पयन्त्येष्वेव उपयन्तीत्युपायन्ति येष्वे वै वैश्वे एष्वेव दत्तदेवैश्वे एष्वेव तत् एव दत्तदेवैव तल्लोकेषु लोकेषु तदेवैव तल्लोकेषु तल्लोकेषु लोकेषु तत्तल्लोकेषु सत्रिणः सत्रिणो लोकेषु तत्तल्लोकेषु सत्रिणः लोकेषु सत्रिणः सत्रिणो लोकेषु लोकेषु सत्रिणः प्रतिष्ठन्तः प्रतिष्ठन्तः सत्रिणो लोकेषु लोकेषु सत्रिणः प्रतिष्ठन्तः सत्रिणः प्रतिष्ठन्तः प्रतिष्ठन्तः सत्रिणः सत्रिणः प्रतिष्ठन्तोयन्ति प्रतिष्ठन्तः सत्रिणः सत्रिणः प्रतिष्ठन्तोयन्ति प्रतिष्ठन्तोयन्ति प्रतिष्ठन्तः प्रतिष्ठन्तोयन्ति देयन्ति प्रतिष्ठन्तः प्रतिष्ठन्तोयन्ति ते प्रतिष्ठन्त इति प्रतिष्ठन्तः यन्ति ते देयन्ति यन्ति ते सद्गस्तुताः सद्गस्तुतास्ते यन्ति यन्ति ते सद्गस्तुताः ते सद्गस्तुताः सद्गस्तुतास्ते दे सद्गस्तुता विराजम् विराजगो सद्गस्तुतास्ते दे सद्गस्तुता विराजम् सद्गस्तुता विराजम् विराजगो सद्गस्तुताः सद्गस्तुता विराजमभ्यभिराजगो सद्गस्तुताः सद्गस्तुता विराजमभि सद्गस्तुता इति संस्तुताः विराजमभ्यभिराजम् विराजमभिसगोंसमभिविराजम् विराजमभिसम् विराजमिति वीराजम् अभिसगोंसमभ्यभिसम्पद्यन्ते पद्यन्ते समभ्यभिसम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगो सम्पद्यन्ते द्वे द्वे पद्यन्ते सगो सम्पद्यन्ते द्वे पद्यन्ते द्वे द्वे पद्यन्ते पद्यन्ते द्वे च द्वे पद्यन्ते पद्यन्ते द्वे च द्वे च द्वे द्वे चर्चावृचौ च द्वे द्वे चर्चौ द्वे इति द्वे चर्चावृचौ च चर्चावत्यत्युषौ च चर्चावति अचावत्यत्युर्चावृचावतिरिच्येते रिच्येते अत्युर्चावृचावतिरिच्येते अतिरिच्येतेरिच्येते अत्यतिरिच्येते एकैकया रिच्येते अत्यतिरिच्येते एकया रिच्येते एकैकया रिच्येते रिच्येते एकया गौर्गौरेकया रिच्येते रिच्येते एकया गौः रिच्येते इति रिच्येते एकया गौर्गौरेकैकया गौरतिरिक्तोऽतिरिक्तो गौरेकैकया गौरतिरिक्तः गौरतिरिक्तोऽतिरिक्तो गौर्गौरतिरिक्त एकैकयातिरिक्तो गौर्गौरतिरिक्त एकया अतिरिक्त एकैकयातिरिक्तोऽतिरिक्त एकयायुरायुरेकयातिरिक्तोऽतिरिक्त एकयायुः अतिरिक्त इत्यतिरिक्तः एकयायुरायुरेकैकयायुरोन ऊन आयुरेकैकयायुरोनः आयुरोन ऊन आयुरायुरोनस्सु वर्गस्सु वर्ग ऊन आयुरायुरोनस्सु वर्गः ओनस्सु वर्गस्सु वर्ग ऊन ओनस्सु वर्गो वै वै सुवर्ग ऊन ओनस्सु वर्गो वै सुवर्गो वै वै सुवर्गस्सु वर्गो वै लोको लोको वै सुवर्गस्सु वर्गो वै लोकः सुवर्ग इति सुवर्गः वै लोको लोको वै वै लोको ज्योतिर्ज्योतिर्लोको वै वै लोको ज्योतिः लोको ज्योतिर्ज्योतिर्लोको लोको ज्योतिरूर्गोर्ज्योतिर्लोको लोको ज्योतिरूर्ग ज्योतिरोर्गोर्ज्योतिर्ज्योतिरोर्विराट् विराडोर्ज्योतिर्ज्योतिरोर्विराट् ओर्विराट् विराडोर्गोर्विराडूर्जमूर्जम् विराडूर्गोर्विराडूर्जम् विराडोर्जमूर्जम् विराट् विराडूर्जमेवैवोर्जम् विराट् विराडूर्जमेव विराडिति वीराड् ऊर्जमेवैवोर्जमूर्जमेवावैवोर्जमूर्जमेव एवावैवैवावरुन्धते रुन्धते वै वैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धते ते रुन्धते वावरुन्धते ते रुन्धते ते ते रुन्धते रुन्धते तेन न ते रुन्धते रुन्धते तेन तेन नतेन क्षुधा क्षुधा नतेन क्षुधा न क्षुधा क्षुधा न क्षुधार्त्यमार्तिम् क्षुधा न क्षुधार्त्यम् क्षुधार्त्यमार्तिम् क्षुधा क्षुधार्त्यमार्त्यम् क्षुधा क्षुधार्त्यमा आर्तिमार्तिमार्तिमार्च्छन्त्यर्च्छन्त्यार्तिमार्तिमार्च्छन्ति आर्च्छन्त्यर्च्छन्त्यार्च्छन्त्यक्षोधुका अक्षोधुका अर्च्छन्त्यार्च्छन्त्यक्षोधुकाः अर्च्छन्त्यक्षोधुका अक्षोधुका अर्च्छन्त्यर्च्छन्त्यक्षोधुका भवन्ति भवन्त्यक्षोधुका अर्च्छन्त्यर्च्छन्त्यक्षोधुका भवन्ति अक्षोधुका भवन्ति भवन्त्यक्षोधुका अक्षोधुका भवन्त्यक्षुत्संबाधाः अक्षुत्संबाधा भवन्त्यक्षोधुका अक्षोधुका भवन्त्यक्षुत्संबाधाः भवन्त्यक्षुत्संबाधाः क्षुत्संबाधा भवन्ति भवन्त्यक्षुत्संबाधा इवेव क्षुत्संबाधा भवन्ति भवन्त्यक्षुत्संबाधा इव क्षुत्संबाधा इवेव क्षुत्संबाधाः क्षुत्संबाधा इव हि क्षुत्संबाधाः क्षुत्संबाधा इव हि क्षुत्संबाधा इति क्षुत् संबाधाः इव हि वेव हि सत्रिणः सत्रिणो हि वेव हि सत्रिणः हि सत्रिणः सत्रिणो हि सत्रिणोऽग्निष्टोमावग्निष्टोमौ सत्रिणो हि सत्रिणोऽग्निष्टोमौ सत्रिणोऽग्निष्टोमावग्निष्टोमौ सत्रिणः सत्रिणोऽग्निष्टोमाभितोऽभितोऽग्निष्टोमौ सत्रिणः सत्रिणोऽग्निष्टोमाभितः अग्निष्टोमाभितोऽभितोऽग्निष्टोमावग्निष्टोमाभितः प्रधि प्रधि अभितोऽग्निष्टोमावग्निष्टोमाभितः प्रधि अग्निष्टोमावित्यग्ने स्तोमौ अभितः प्रधि प्रधि अभितोऽभितः प्रधीतौ तौ प्रधि अभितोऽभितः प्रधीतौ प्रधीतौ तौ प्रधि प्रधीता वुक्षा वुक्षास्तौ प्रधि प्रधीता वुक्षाः प्रधि इति प्राधि ता वुक्षा उक्ष्यास्तौ ता वुक्षा मध्ये मध्य उक्ष्यास्तौ ता वुक्षा मध्ये उक्षा मध्ये मध्य उक्षा उक्षा मध्येनभ्यन्नभ्यम् मध्य उक्षा उक्षा मध्येनभ्यम् मध्येनभ्यन्नभ्यम् मध्ये मध्येनभ्यम् तत्तन्नभ्यम् मध्ये मध्येनभ्यम् तत् नभ्यम् तत्तन्नभ्यन्नभ्यम् तत् तत्तत् तदेतदेतत्तत्तदेतत्पर्यत्पर्यदेतत्तत्तदेतत्पर्यत् एतत्पर्यत्पर्यदेतदेतत्पर्यद्देवचक्रम् देवचक्रम् पर्यदेतदेतत्पर्यद्देवचक्रम् पर्यद्देवचक्रम् देवचक्रम् पर्यत्पर्यद्देवचक्रम् यद्यद्देवचक्रम् पर्यत्पर्यद्देवचक्रम् यद् परीयदिति परीयत् देवचक्रम् यद्यद्देवचक्रम् देवचक्रम् यदेतेनैतेन यद्देवचक्रम् देवचक्रम् यदेतेन देवचक्रमिति देवाचक्रम् यदेतेनैतेन यद्यदेतेन षडहेन षडहेनैतेन यद्यदेतेन षडहेन एतेन षडहेन षडहेनैतेनैतेन षडहेनयन्ति यन्ति षडहेनैतेनैतेन षडहेनयन्ति षडहेनयन्ति षडहेन षडहेनयन्ति देवचक्रम् देवचक्रम् यन्ति षडहेन षडहेनयन्ति देवचक्रम् षडहेनेति षड् अहेन यन्ति देवचक्रम् देवचक्रम् यन्ति यन्ति देवचक्रमेवैव देवचक्रम् यन्ति यन्ति देवचक्रमेव देवचक्रमेवैव देवचक्रम् देवचक्रमेव समारोहन्ति समारोहन्त्येव देवचक्रम् देवचक्रमेव समारोहन्ति देवचक्रमिति देवाचक्रम् एव समारोहन्ति समारोहन्त्येवैव समारोहञ्चरिष्ट्या अरिष्ट्यै समारोहन्त्येवैव समारोहञ्चरिष्ट्यै समारोहञ्चरिष्ट्या अरिष्ट्यै समारोहन्ति समारोहञ्चरिष्ट्यै तेरिष्ट्यै समारोहन्ति समारोहञ्चरिष्ट्यैते समारोहन्तीति सम् आरोहन्ति अरिष्ट्यैते तेरिष्ट्या अरिष्ट्यैते स्वस्ति स्वस्ति तेरिष्ट्या अरिष्ट्यैते स्वस्ति ते स्वस्ति स्वस्ति देते स्वस्ति सगुंसद्गु स्वस्ति देते स्वस्ति सम् स्वस्ति सगुंसद्गु स्वस्ति स्वस्ति समश्नुवदे श्नुवदे सद्गु स्वस्ति स्वस्ति समश्नुवदे समश्नुवदे श्नुवदे सगुं समश्नुवदे षडहेन षडहेन अश्नुवदे सगुं समश्नुवदे षडहेन अश्नुवदे षडहेन षडहेन अश्नुवदे श्नुवदे षडहेन यन्ति यन्ति षडहेन अश्नुवदे श्नुवदे षडहेन यन्ति षडहेन यन्ति यन्ति षडहेन षडहेन यन्ति षट् षड्यन्ति षडहेन षडहेन यन्ति षड् षडहेनेति षड् अहेन यन्ति षट् षड्यन्ति यन्ति षड्वै वै षड्यन्ति यन्ति षड्वै षड्वै वै षट् षड्वा अर्थव अर्थभो वै षट् षड्वा अर्थवः वा अर्थव अर्थभो वै वा अर्थव अर्धुश्रुतश्रुतभो वै वा अर्थव अर्धुषु अर्थव अर्धुश्रुतश्रुतव अर्थव अर्धुष्वे वै वर्तुश्रुतव अर्थव अर्धुष्वेव अर्धुष्वे वै वर्तुश्रुतश्वेव प्रति प्रत्ययवर्तुश्रुतश्वेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्ययवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति भयदो ज्योतिषो भयदो ज्योतिषा तिष्ठन्ति प्रति प्रतिष्ठन्ति भयदो ज्योतिषा तिष्ठन्ति भयदो ज्योतिषो भयदो ज्योतिषा तिष्ठन्ति तिष्ठन्ति भयदो ज्योतिषायन्ति यन्ति भयदो ज्योतिषा तिष्ठन्ति तिष्ठन्ति भयदो ज्योतिषायन्ति उभयतो ज्योतिषायन्त्यञ्चुभयतो ज्योतिषो भयतो ज्योतिषायञ्चुभयत उभयतो यञ्चुभयतो ज्योतिषो भयतो ज्योतिषायञ्चुभयतः उभयतो ज्योतिषेत्युभयतः ज्योतिषा यञ्चुभयत उभयतो यन्त्यञ्चुभयत एवैवो भयतो यन्त्यञ्चुभयत एव उभयत एवैवो भयत उभयत एव सुवर्गे सुवर्ग एवो भयत उभयत एव सुवर्गे एव सुवर्गे सुवर्ग एवैव सुवर्गे लोके लोके सुवर्ग एवैव सुवर्गे लोके सुवर्गे लोके लोके सुवर्गे सुवर्गे लोके प्रतिष्ठन्तः प्रतिष्ठन्तो लोके सुवर्गे सुवर्गे लोके प्रतिष्ठन्तः सुवर्ग इति सुवहागे लोके प्रतिष्ठन्तः प्रतिष्ठन्तो लोके लोके प्रतिष्ठन्तो यन्ति यन्ति प्रतिष्ठन्तो लोके लोके प्रतिष्ठन्तो यन्ति प्रतिष्ठन्तो यन्ति यन्ति प्रतिष्ठन्तः प्रतिष्ठन्तो यन्ति द्वौ द्वौ यन्ति प्रतिष्ठन्तः प्रतिष्ठन्तो यन्ति द्वौ प्रतिष्ठन्त इति प्रतिष्ठन्तः यन्ति द्वौ द्वौ यन्ति यन्ति द्वौ षडहौ षडहौ द्वौ यन्ति यन्ति द्वौ षडहौ द्वौ षडहौ षडहौ द्वौ द्वौ षडहौ भवतो भवतः षडहौ द्वौ द्वौ षडहौ भवतः षडहौ भवतो भवतः षडहौ षडहौ भवदस्तानि तानि भवतः षडहौ षडहौ भवदस्तानि षडहाविति षडु अहौ भवदस्तानि तानि भवतो भवदस्तानि द्वादश द्वादश तानि भवतो भवदस्तानि द्वादश तानि द्वादश द्वादश तानि तानि द्वादशाहान्यहानि द्वादश तानि तानि द्वादशाहानि द्वादशाहान्यहानि द्वादश द्वादशाहानि सकौ समहानि द्वादश द्वादशाहानि सम् अहानि सकौ समहान्यहानि सम्पद्यन्ते पद्यन्ते समहान्यहानि सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सकौ सम्पद्यन्ते द्वादशो द्वादशः पद्यन्ते सकौ सम्पद्यन्ते द्वादशः पद्यन्ते द्वादशो द्वादशः पद्यन्ते पद्यन्ते द्वादशो वै वै द्वादशः पद्यन्ते पद्यन्ते द्वादशो वै द्वादशो वै वै द्वादशो द्वादशो वै पुरुषः पुरुषो वै द्वादशो द्वादशो वै पुरुषः वै पुरुषः पुरुषो वै पुरुषो द्वे द्वे पुरुषो वै पुरुषो द्वे पुरुषो द्वे द्वे पुरुषः पुरुषो द्वे सख्यौ सख्यौ द्वे पुरुषः पुरुषो द्वे सख्यौ द्वे सख्यौ सख्यौ द्वे द्वे सख्यौ द्वौ द्वौ सख्यौ द्वे द्वे सख्यौ द्वौ द्वे इति द्वे सख्यौ द्वौ द्वौ सख्यौ सख्यौ द्वौ बाहू बाहू द्वौ सख्यौ सख्यौ द्वौ बाहू द्वौ बाहू बाहू द्वौ द्वौ बाहू आत्मात्मा बाहू द्वौ द्वौ बाहू आत्मा बाहू आत्मात्मा बाहू बाहू आत्मा च चात्मा बाहू बाहू आत्मा च बाहू इति बाहू आत्मा च चात्मात्मा च शिरः शिरश्चात्मात्मा च शिरः शिरः शिरश्च च शिरश्च च शिरश्च च शिरश्च शिरश्च दशरः शिरश्च चत्वारि चत्वारि चशरः शिरश्च चत्वारि चत्वारि चत्वारि चतुश्चत्वार्यङ्गान्यङ्गानि चत्वारि चतुश्चत्वार्यङ्गानि चत्वार्यङ्गान्यङ्गानि चत्वारि चत्वार्यङ्गानि स्तनौ स्तनावङ्गानि चत्वारि चत्वार्यङ्गानि स्तनौ अङ्गानि स्तनौ स्तनावङ्गान्यङ्गानि स्तनौ द्वादशौ द्वादशौ स्तनावङ्गान्यङ्गानि स्तनौ द्वादशौ स्तनौ द्वादशौ द्वादशौ स्तनौ स्तनौ द्वादशौ तत्तद्वादशौ स्तनौ स्तनौ द्वादशौ तत् द्वादशौ तत्तद्वादशौ द्वादशौ तत्पुरुषम् पुरुषम् तद्वादशौ द्वादशौ तत्पुरुषम् तत्पुरुषम् पुरुषम् तत्तत्पुरुषमन्मनु पुरुषम् तत्तत्पुरुषमनु पुरुषमनुमनु पुरुषम् पुरुषमनु पर्यावर्तन्ते पर्यावर्तन्ते न पुरुषम् पुरुषमनु पर्यावर्तन्ते अनुपर्यावर्तन्ते पर्यावर्तन्तेऽन्वनु पर्यावर्तन्ते त्रयस्त्रयः पर्यावर्तन्तेऽन्वनु पर्यावर्तन्ते त्रयः पर्यावर्तन्ते त्रयस्त्रयः पर्यावर्तन्ते पर्यावर्तन्ते त्रयः षडः षडः स्त्रयः पर्यावर्तन्ते पर्यावर्तन्ते त्रयः षडः पर्यावर्तन्त इति परि आवर्तन्ते त्रयः षडः षडः स्त्रयस्त्रयः षडः भवन्ति भवन्ति षडः स्त्रयस्त्रयः षडः भवन्ति षडः भवन्ति भवन्ति षडः षडः भवन्ति तानि तानि भवन्ति षडः षडः भवन्ति तानि षडः इति षड् अह भवन्ति तानि तानि भवन्ति भवन्ति तान्यष्टादश अष्टादश तानि भवन्ति भवन्ति तान्यष्टादश तान्यष्टादश अष्टादश तानि तान्यष्टादशाहान्यः अन्यष्टादश तानि तान्यष्टादशाहानि अष्टादशाहान्यः अन्यष्टादश अष्टादशाहानि सकौ समः अन्यष्टादश अष्टादशाहानि सम् अष्टादशेत्यष्टादश अहानि सकौ समहान्यहानि सम्पद्यन्ते पद्यन्ते समहान्यहानि सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सकौ सम्पद्यन्ते नव न पद्यन्ते सकौ सम्पद्यन्ते नव पद्यन्ते नव नव पद्यन्ते पद्यन्ते नवान्यान्यन्यानि नव पद्यन्ते पद्यन्ते नवान्यानि नवान्यान्यन्यानि नवनवान्यानि नवनवान्यानि नवनवान्यानि नव अन्यानि नवनवान्यान्यन्यानि नवान्यान्यन्यानि नवान्यान्यन्यानि नवान्यानि अन्यानि नवनवान्यान्यन्यानि नववै वै नवान्यान्यन्यानि नववै नववै वै नव नव वै पुरुषे पुरुषे वै नव नव वै पुरुषे वै पुरुषे पुरुषे वै वै पुरुषे प्राणाः प्राणाः पुरुषे वै वै पुरुषे प्राणाः पुरुषे प्राणाः प्राणाः पुरुषे पुरुषे प्राणास्तत्तत्प्राणाः पुरुषे पुरुषे प्राणास्तत् प्राणास्तत्तत्प्राणाः प्राणास्तत्प्राणान् प्राणाभिसतत्प्राणाः प्राणास्तत्प्राणान् प्राणा इति प्राणाः तत्प्राणान् प्राणागस्तत्तत्प्राणानन्मनु प्राणागस्तत्तत्प्राणाननु प्राणानन्मनु प्राणान् प्राणाननु पर्यावर्तन्ते पर्यावर्तन्ते न प्राणान् प्राणाननु पर्यावर्तन्ते प्राणानिति प्राणान् अनुपर्यावर्तन्ते पर्यावर्तन्तेऽन्मनु पर्यावर्तन्ते चत्वारश्चत्वारः पर्यावर्तन्तेऽन्मनु पर्यावर्तन्ते चत्वारः पर्यावर्तन्ते चत्वारश्चत्वारः पर्यावर्तन्ते पर्यावर्तन्ते चत्वारश्रः श्रःश्चत्वारः पर्यावर्तन्ते पर्यावर्तन्ते चत्वारश्रः पर्यावर्तन्त इति परि आवर्तन्ते चत्वारश्रः श्रःश्चत्वारश्चत्वारश्रः भवन्ति भवन्ति श्रःश्चत्वारश्चत्वारश्रः भवन्ति षडः भवन्ति भवन्ति षडः षडः भवन्ति तानि तानि भवन्ति षडः षडः भवन्ति तानि षडः इति षड् अहाः भवन्ति तानि तानि भवन्ति भवन्ति तानि चतुर्विंशतिश्चतुर्विंशतिस्तानि भवन्ति भवन्ति तानि चतुर्विंशतिः तानि चतुर्विंशतिश्चतुर्विंशतिस्तानि तानि चतुर्विंशतिरहान्यहानि चतुर्विंशतिस्तानि तानि चतुर्विंशतिरहानि चतुर्विंशतिरहान्यहानि चतुर्विंशतिश्चतुर्विंशतिरहानि समोसमहानि चतुर्विंशतिश्चतुर्विंशतिरहानि सम् चतुर्विंशतिरिति चतुः विंशतिः अहानि समोसमहान्यहानि सम्पद्यन्ते पद्यन्ते समहान्यहानि सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगुं सम्पद्यन्ते चतुर्विंशतिश्चतुर्विंशतिः पद्यन्ते सगुं सम्पद्यन्ते चतुर्विंशतिः पद्यन्ते चतुर्विंशतिश्चतुर्विंशतिः पद्यन्ते पद्यन्ते चतुर्विंशतिरर्धमासाः अर्धमासाश्चतुर्विंशतिः पद्यन्ते पद्यन्ते चतुर्विंशतिरर्धमासाः चतुर्विंशतिरर्धमासाः अर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सरो अर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः चतुर्विंशतिरिति चतुः विंशतिः अर्धमासाः संवत्सरः संवत्सरो अर्धमासा अर्धमासाः संवत्सरस्तत्तत्संवत्सरो अर्धमासा अर्धमासाः संवत्सरस्तत् अर्धमासा इत्यर्धमासाः संवत्सरस्तत्तत्संवत्सरः संवत्सरस्तत्संवत्सरगो संवत्सरम् तत्संवत्सरः संवत्सरस्तत्संवत्सरम् संवत्सर इति संवत्सरः तत्संवत्सरगो संवत्सरम् दत्तत्संवत्सरमन्मनु संवत्सरम् दत्तत्संवत्सरमनु संवत्सरमन्मनु संवत्सरगो संवत्सरमनु पर्यावर्तन्ते पर्यावर्तन्ते संवत्सरगो संवत्सरमनु पर्यावर्तन्ते संवत्सरमिति संवत्सरम् अनुपर्यावर्तन्ते पर्यावर्तन्तेऽन्मनु पर्यावर्तन्ते प्रतिष्ठितो प्रतिष्ठितः पर्यावर्तन्तेऽन्मनु पर्यावर्तन्ते प्रतिष्ठितः पर्यावर्तन्ते प्रतिष्ठितो प्रतिष्ठितः पर्यावर्तन्ते पर्यावर्तन्ते प्रतिष्ठितः संवत्सरः संवत्सरो प्रतिष्ठितः पर्यावर्तन्ते पर्यावर्तन्ते प्रतिष्ठितः संवत्सरः पर्यावर्तन्त इति परि आवर्तन्ते अप्रतिष्ठितः संवत्सरः संवत्सरो प्रतिष्ठितो प्रतिष्ठितः संवत्सर इति संवत्सरो प्रतिष्ठितो प्रतिष्ठितः संवत्सर इति अप्रतिष्ठित इत्यप्रतिष्ठितः संवत्सर इति संवत्सरः संवत्सर इति खलु खल्विति संवत्सरः संवत्सर इति खलु संवत्सर इति संवत्सरः इति खलु खल्विदेति खलु वै वै खल्विदेति खलु वै खलु वै वै खलु खलु वा आहुराहुर्वै खलु खलु वा आहु वा आहुराहुर्वै वा आहुर्वर्षीयान् वर्षीयानाहुर्वै वा आहुर्वर्षीयान् आहुर्वर्षीयान् वर्षीयानाहुराहुर्वर्षीयान् प्रतिष्ठायाः प्रतिष्ठाया वर्षीयानाहुराहुर्वर्षीयान् प्रतिष्ठायाः वर्षीयान् प्रतिष्ठायाः प्रतिष्ठाया वर्षीयान् वर्षीयान् प्रतिष्ठाया इतीति प्रतिष्ठाया वर्षीयान् वर्षीयान् प्रतिष्ठाया इति प्रतिष्ठाया इतीति प्रतिष्ठायाः प्रतिष्ठाया इत्येतावदेतावदिति प्रतिष्ठायाः प्रतिष्ठाया इत्येतावत् प्रतिष्ठाया इति प्रतिष्ठायाः इत्येतावदेतावदितीत्येतावद्वैव एतावदितीत्येतावद्वै एतावद्वै वा एतावदेतावद्वै संवत्सरस्य संवत्सरस्य वा एतावदेतावद्वै संवत्सरस्य वै संवत्सरस्य संवत्सरस्य वै वै संवत्सरस्य ब्राह्मणम् ब्राह्मणगो संवत्सरस्य वै वै संवत्सरस्य ब्राह्मणम् संवत्सरस्य ब्राह्मणम् ब्राह्मणगो संवत्सरस्य संवत्सरस्य ब्राह्मणम् यावत् यावत् ब्राह्मणगो संवत्सरस्य संवत्सरस्य ब्राह्मणम् यावत् संवत्सरस्येति संवत्सरस्य ब्राह्मणम् यावत् यावत् ब्राह्मणम् ब्राह्मणम् यावन्मासो मासो यावत् ब्राह्मणम् ब्राह्मणम् यावन्मासः यावन्मासो मासो यावत् यावन्मासो मासि मासि मासि मासि मासो यावत् यावन्मासो मासि मासि मासो मासि मासि मासि मासि मासो मासो मासि मास्येवैव मासि मासि मासो मासो मासि मास्येव मासि मास्येवैव मासि मासि मासि मास्येव प्रतिष्ठन्तः प्रतिष्ठन्त एव मासि मासि मासि मास्येव प्रतिष्ठन्तः मासि मासीति मासि मासि एव प्रतिष्ठन्तः प्रतिष्ठन्त एवैव प्रतिष्ठन्तो यन्ति यन्ति प्रतिष्ठन्त एवैव प्रतिष्ठन्तो यन्ति प्रतिष्ठन्तो यन्ति यन्ति प्रतिष्ठन्तः प्रतिष्ठन्तो यन्ति प्रतिष्ठन्त इति प्रतिष्ठन्तः यन्दीति यन्ति मेषस्त्वा त्वामेषो मेषस्त्वा पचतैः पचतैस्त्वामेषो मेषस्त्वा पचतैः त्वापचतैः पचतैस्त्वा त्वापचतैरवत्पवतु पचतैस्त्वा त्वापचतैरवतु पचतैरवत्पवतु पचतैः पचतैरवतु लोहितग्रीवो लोहितग्रीवो वतु पचतैः पचतैरवतु लोहितग्रीवः अवतु लोहितग्रीवो लोहितग्रीवो वत्पवतु लोहितग्रीवश्चागैश्चागैर्लोहितग्रीवो वत्पवतु लोहितग्रीवश्चागैः लोहितग्रीवश्चागैश्चागैर्लोहितग्रीवो लोहितग्रीवश्चागैश्चल्मलिश्चल्मलिश्चागैर्लोहितग्रीवो लोहितग्रीवश्चागैश्चल्मलिः लोहितग्रीव इति लोहिताग्रीवः ब्रह्मणा प्रक्षः प्लक्षो ब्रह्मणा पर्णः पर्णो वृद्ध्या वृद्ध्याशल्मलिश्चल्मलिर्वृद्ध्या पर्णः वृद्ध्या पर्णः पर्णो वृद्ध्या वृद्ध्या पर्णो ब्रह्मणा ब्रह्मणा पर्णो वृद्ध्या वृद्ध्या पर्णो ब्रह्मणा पर्णो ब्रह्मणा पर्णः पर्णो ब्रह्मणा पर्णः पर्णो ब्रह्मणा प्लक्षः प्लक्षो ब्रह्मणा पर्णः पर्णो ब्रह्मणा पर्णः पर्णो ब्रह्मणा पर्णः पर्णो मेधेन मेधेन प्लक्षो ब्रह्मणा पर्णः पर्णो मेधेन प्लक्षः प्लक्षो मेधेनम् न्यग्रोधो न्यग्रोधो मे उदुम्बरश्च मसैर्न्यग्रोधोऽन्यग्रोधश्च मसैरुदुम्बरः चमसैरुदुम्बर उदुम्बरश्च मसैश्च मसैरुदुम्बर ऊर्जोर्जोदुम्बरश्च मसैश्च मसैरुदुम्बर ऊर्जा उदुम्बर ऊर्जोर्जोदुम्बर उदुम्बर ऊर्जा गायत्री गायत्र्यूर्जोदुम्बर उदुम्बर ऊर्जा गायत्री ऊर्जा गायत्री गायत्र्यूर्जोर्जा गायत्री छन्दोभिश्चन्दोभिर्गायत्र्यूर्जोर्जा गायत्री छन्दोभि गायत्री छन्दोभिश्छन्दोभिर्गायत्री गायत्री छन्दोभिस्त्रिवृत्रिवृच्छन्दोभिर्गायत्री गायत्री छन्दोभिस्त्रिवृत् छन्दोभिस्त्रिवृत्रिवृच्छन्दोभिश्छन्दोभिस्त्रिवृत् स्तोमयी स्तोमयी स्त्रिवृच्छन्दोभिश्छन्दोभिस्त्रिवृत् स्तोमयी छन्दोभिरिति छन्दः त्रिवृत् स्तोमयी स्तोमयी स्त्रिवृत्रिवृत् स्तोमै रवन्ति रवन्ति स्तोमयी स्त्रिवृत्रिवृत् स्तोमै रवन्तीः त्रिवृदिति त्रिवृत् स्तोमै रवन्ति रवन्ति स्तोमै स्तोमै रवन्ति स्थस्थावन्ति स्तोमै स्तोमै रवन्ति स्थ रवन्ति स्थस्थावन्ति रवन्ति स्थावन्ति रवन्ति स्थावन्ति रवन्ति स्थावन्तीः स्थावन्ति रवन्ति स्थस्थावन्ति स्त्वावन्ति स्थस्थावन्ति स्त्वावन्ति स्त्वा त्वावन्ति रवन्ति स्त्वावन्त्वबन्धु त्वावन्ति रवन्ति स्त्वावन्धु त्वावन्त्वबन्धुत्वा त्वावन्तु प्रियम् प्रियमबन्धुत्वा त्वावन्तु प्रियम् त्वावन्तुप्रियम् प्रियमबन्धवन्तप्रियन्त्वा त्वा प्रियमबन्धवन्तप्रियन्त्वा प्रियन्त्वा त्वा प्रियम् प्रियन्त्वा प्रियाणाम् प्रियाणाम् त्वा प्रियम् प्रियन्त्वा प्रियाणाम् त्वा प्रियाणाम् प्रियाणाम् त्वा त्वा प्रियाणाम् वरिशिष्ठम् वरिशिष्ठम् प्रियाणाम् त्वा त्वा प्रियाणाम् वरिशिष्ठम् प्रियाणाम् वरिशिष्ठम् वरिशिष्ठम् प्रियाणाम् प्रियाणाम् वरिशिष्ठमाप्यानामाप्यानाम् वरिशिष्ठम् प्रियाणाम् प्रियाणाम् वरिशिष्ठमाप्यानाम् वरिशिष्ठमाप्यानामाप्यानाम् वरिशिष्ठम् वरिष्ठमाप्यानाम् निधीनाम् निधीनामाप्यानाम् वरिशिष्ठम् वरिशिष्ठमाप्यानाम् निधीनाम् आप्यानाम् निधीनाम् निधीनामाप्यानामाप्यानाम् निधीनान्त्वा त्वा निधीनामाप्यानामाप्यानाम् निधीनान्त्वा निधीनान् त्वा आत्मानिधीनान् निधीनान् त्वा निधिपतिम् निधिपतिम् त्वा निधीनान् निधीनान् त्वा निधिपतिम् निधीनामिति निधीनाम् त्वानिधिपतिम् निधिपतिम् त्वा त्वानिधिपतिको हवामहे हवामहे निधिपतिम् त्वा त्वानिधिपतिको हवामहे निधिपतिको हवामहे हवामहे निधिपतिम् निधिपतिको हवामहे वसो वसो हवामहे निधिपतिम् निधिपतिको हवामहे वसो निधिपतिमिति निधिपतिम् हवामहे वसो वसो हवामहे हवामहे वसो मम मम वसो हवामहे हवामहे वसो मम वसो मम मम वसो वसो मम वसो इति वसो ममेति मम कूप्याभ्यः स्वाहा स्वाहा कूप्याभ्यः कूप्याभ्यः स्वाहा कूल्याभ्यः कूल्याभ्यः स्वाहा कूप्याभ्यः कूप्याभ्यः स्वाहा कूल्याभ्यः स्वाहा कूल्याभ्यः कूल्याभ्यः स्वाहा स्वाहा कूल्याभ्यः स्वाहा स्वाहा कूल्याभ्यः स्वाहा स्वाहा कूल्याभ्यः स्वाहा कूल्याभ्यः स्वाहा स्वाहा कूल्याभ्यः कूल्याभ्यः स्वाहा विकर्याभ्योऽविकर्याभ्यः स्वाहा कूल्याभ्यः कूल्याभ्यः स्वाहा विकर्याभ्यः स्वाहा विकर्याभ्योऽविकर्याभ्यः स्वाहा स्वाहा विकर्याभ्यः स्वाहा स्वाहा विकर्याभ्यः स्वाहा स्वाहा विकर्याभ्यः स्वाहा विकर्याभ्यः स्वाहा स्वाहा विकर्याभ्योऽविकर्याभ्यः स्वाहा वट्याभ्योऽवट्याभ्यः स्वाहा विकर्याभ्योऽविकर्याभ्यः स्वाहा वट्याभ्यः विकर्याभ्य इति विकर्याभ्यः स्वाहा वट्याभ्योऽवट्याभ्यः स्वाहा स्वाहा वट्याभ्यः स्वाहा स्वाहा वट्याभ्यः स्वाहा स्वाहा वट्याभ्यः स्वाहा अवट्याभ्यः स्वाहा स्वाहा वट्याभ्योऽवट्याभ्यः स्वाहा कन्याभ्यः कन्याभ्यः स्वाहा वट्याभ्योऽवट्याभ्यः स्वाहा कन्याभ्यः स्वाहा कन्याभ्यः कन्याभ्यः स्वाहा स्वाहा कन्याभ्यः स्वाहा स्वाहा कन्याभ्यः स्वाहा स्वाहा कन्याभ्यः स्वाहा कन्याभ्यः स्वाहा स्वाहा कन्याभ्यः कन्याभ्यः स्वाहा हरद्याभ्यो हरद्याभ्यः स्वाहा कन्याभ्यः कन्याभ्यः स्वाहा हरद्याभ्यः स्वाहा हरद्याभ्यो हरद्याभ्यः स्वाहा स्वाहा हरद्याभ्यः स्वाहा स्वाहा हरद्याभ्यः स्वाहा स्वाहा हरद्याभ्यः स्वाहा हरद्याभ्यः स्वाहा स्वाहा हरद्याभ्यो हरद्याभ्यः स्वाहा सूद्याभ्यः सूद्याभ्यः स्वाहा हरद्याभ्यो हरद्याभ्यः स्वाहा सूद्याभ्यः स्वाहा सूद्याभ्यः सूद्याभ्यः स्वाहा स्वाहा सूद्याभ्यः स्वाहा स्वाहा सूद्याभ्यः स्वाहा स्वाहा सूद्याभ्यः स्वाहा सूद्याभ्यः स्वाहा स्वाहा सूद्याभ्यः सूद्याभ्यः स्वाहा सरस्याभ्यः सरस्याभ्यः स्वाहा सूद्याभ्यः सूद्याभ्यः स्वाहा सरस्याभ्यः स्वाहा सरस्याभ्यः सरस्याभ्यः स्वाहा स्वाहा सरस्याभ्यः स्वाहा स्वाहा सरस्याभ्यः स्वाहा स्वाहा सरस्याभ्यः स्वाहा सरस्याभ्यः स्वाहा स्वाहा सरस्याभ्यः सरस्याभ्यः स्वाहा वैषन्तेभ्यो वैषन्तेभ्यः स्वाहा सरस्याभ्यः सरस्याभ्यः स्वाहा वैषन्तेभ्यः स्वाहा वैषन्तेभ्यो वैषन्तेभ्यः स्वाहा स्वाहा वैषन्तेभ्यः स्वाहा स्वाहा वैषन्तेभ्यः स्वाहा स्वाहा वैषन्तेभ्यः स्वाहा वैषन्तेभ्यः स्वाहा स्वाहा वैषन्तेभ्यो वैषन्तेभ्यः स्वाहा पल्वल्याभ्यः पल्वल्याभ्यः स्वाहा वैषन्तेभ्यो वैषन्तेभ्यः स्वाहा पल्वल्याभ्यः स्वाहा पल्वल्याभ्यः पल्वल्याभ्यः स्वाहा स्वाहा पल्वल्याभ्यः स्वाहा स्वाहा पल्वल्याभ्यः स्वाहा स्वाहा पल्वल्याभ्यः स्वाहा पल्वल्याभ्यः स्वाहा स्वाहा पल्वल्याभ्यः पल्वल्याभ्यः स्वाहा वर्षाभ्यो वर्षाभ्यः स्वाहा पल्वल्याभ्यः पल्वल्याभ्यः स्वाहा वर्षाभ्यः स्वाहा वर्षाभ्यो वर्षाभ्यः स्वाहा स्वाहा वर्षाभ्यः स्वाहा स्वाहा वर्षाभ्यः स्वाहा स्वाहा वर्षाभ्यः स्वाहा समन्तमिति सम् अन्तम् वहन्तेभ्यः स्वाहा स्वाहा वहन्तेभ्य वहन्तेभ्य स्वाहा शीघ्रं शीघ्रं स्वाहा वहन्तेभ्य वहन्तेभ्य स्वाहा शीघ्रम् स्वाहा शीघ्रं शीघ्रं स्वाहा स्वाहा शीघ्रं वहन्तेभ्यो वहन्तेभ्यः शीघ्रं स्वाहा स्वाहा शीघ्रं वहन्तेभ्यः शीघ्रं वहन्तेभ्य वहन्तेभ्यः शीघ्रं शीघ्रं वहन्तेभ्यः स्वाहा स्वाहा वहन्तेभ्यः शीघ्रं शीघ्रं वहन्तेभ्यः स्वाहा वहन्तेभ्यः स्वाहा स्वाहा वहन्तेभ्य वहन्तेभ्यः स्वाहा शीघ्रं शीघ्रं स्वाहा वहन्तेभ्य वहन्तेभ्यः स्वाहा शीघ्रम् स्वाहा शीभगं शीभग्न स्वाहा स्वाहा शीभं वहन्तेभ्य वहन्तेभ्यः शीभग्न स्वाहा स्वाहा शीभं वहन्तेभ्यः शीभं वहन्तेभ्य वहन्तेभ्यः शीभगं शीभं वहन्तेभ्यः स्वाहा स्वाहा वहन्तेभ्यः शीभगं शीभं वहन्तेभ्यः स्वाहा वहन्तेभ्यः स्वाहा स्वाहा वहन्तेभ्य वहन्तेभ्यः स्वाहोग्रमुग्रग्व स्वाहा वहन्तेभ्य वहन्तेभ्यः स्वाहोग्रम् स्वाहोग्रमुग्रग्व स्वाहा स्वाहोग्रं वहन्तेभ्य वहन्तेभ्य उग्रग्व स्वाहा स्वाहोग्रं वहन्तेभ्य उग्रं वहन्तेभ्य वहन्तेभ्य उग्रमुग्रं वहन्तेभ्य स्वाहा स्वाहा वहन्तेभ्य उग्रमुग्रं वहन्तेभ्य स्वाहा वहन्तेभ्य स्वाहा स्वाहा वहन्तेभ्य वहन्तेभ्य स्वाहा भीमं भीमग्व स्वाहा वहन्तेभ्य वहन्तेभ्य स्वाहा भीमम् स्वाहा भीमं भीमग्व स्वाहा स्वाहा भीमं वहन्तेभ्य वहन्तेभ्य भीमग्व स्वाहा स्वाहा भीमं वहन्तेभ्य भीमं वहन्तेभ्य वहन्तेभ्य भीमं भीमं वहन्तेभ्य स्वाहा स्वाहा वहन्तेभ्य भीमं भीमं वहन्तेभ्य स्वाहा वहन्तेभ्य स्वाहा स्वाहा वहन्तेभ्य वहन्तेभ्य स्वाहाम्भोभ्योऽम्भोभ्य स्वाहा वहन्तेभ्य वहन्तेभ्य स्वाहाम्भोभ्य स्वाहाम्भोभ्योऽम्भोभ्य स्वाहा स्वाहाम्भोभ्य स्वाहा स्वाहाम्भोभ्य स्वाहा स्वाहाम्भोभ्य स्वाहा अम्भोभ्य स्वाहा स्वाहाम्भोभ्योऽम्भोभ्य स्वाहा नभोभ्य नभोभ्य स्वाहाम्भोभ्योऽम्भोभ्य स्वाहा नभोभ्य अम्भोभ्य इत्यम्भाभ्यः स्वाहा नभोभ्य नभोभ्य स्वाहा स्वाहा नभोभ्य स्वाहा स्वाहा नभोभ्य स्वाहा स्वाहा नभोभ्य स्वाहा नभोभ्य स्वाहा स्वाहा नभोभ्य नभोभ्य स्वाहा महोभ्य महोभ्य स्वाहा नभोभ्य नभोभ्य स्वाहा महोभ्य नभोभ्य इति नभाभ्यः स्वाहा महोभ्य महोभ्य स्वाहा स्वाहा महोभ्य स्वाहा स्वाहा महोभ्य स्वाहा स्वाहा महोभ्य स्वाहा महोभ्य स्वाहा स्वाहा महोभ्य महोभ्य स्वाहा सर्वस्मै सर्वस्मै स्वाहा महोभ्य महोभ्य स्वाहा सर्वस्मै महोभ्य इति महाभ्यः स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा यो अर्वन्तमर्वन्तं यो यो अर्वन्तं जिघागुंसति जिघागुंसत्यर्वन्तं यो यो अर्वन्तं जिघागुंसति अर्वन्तं जिघागुंसति जिघागुंसत्यर्वन्तमर्वन्तं जिघागुंसति तन्तं जिघागुंसत्यर्वन्तमर्वन्तं जिघागुंसति तम् जिघागुंसति तन्तं जिघागुंसति जिघागुंसति तमभ्यभिदं जिघागुंसति जिघागुंसति तमभि तमभ्यभिदन्तमभ्यमीत्यमेत्यभिदन्तमभ्यमीति अभ्यमेत्यमेत्यभ्या अभ्यमेति वरुणो वरुणोमेत्यभ्या अभ्यमेति वरुणः अमेति वरुणो वरुणोमेत्यमेति वरुणः वरुण इति वरुणः परोमर्त्वमर्तः परः परोमर्तः परः परोमर्तः परः परोमर्तः परः मर्तः परः परोमर्त्वमर्तः परश्वाश्वा परोमर्त्वमर्तः परश्वा परश्वाश्वा परः परश्वा श्वेदश्वा अहं च चाहमहं च त्वं त्वं चाहमहं च त्वं चत्वं त्वं च चत्वं च चत्वं च चत्वं च त्वं च चत्वं त्वं च वृत्रहन् वृत्रहग्श्च त्वं त्वं च वृत्रहन् च वृत्रहन् वृत्रहग्श्च च वृत्रहन् सगुं संवृत्रहग्श्च च वृत्रहन् सं वृत्रहन् सगुं संवृत्रहन् वृत्रहन् सम्बभोव बभोव संवृत्रहन् वृत्रहन् सम्बभोव वृत्रहन्निति वृत्राहन् सम्बभोव बभोव सगुं सम्बभोव सनिभ्यः सनिभ्यो बभोव सगुं सम्बभोव सनिभ्यः बभूव सनिभ्यः सनिभ्यो बभूव बभूव सनिभ्य आ सनिभ्यो बभूव बभूव सनिभ्य आ सनिभ्य आ सनिभ्यः सनिभ्य आ सनिभ्य इति सनीभ्यः एत्या अरातीवाचिच्छिदरातीवारातीवाचिदद्रिवो द्रिवश्चिदरातीवारातीवाचिदद्रिवः चिदद्रिवो द्रिवश्चिच्चिदद्रिवोऽन्वन्वद्रिवश्चिच्चिदद्रिवोऽनु अद्रिवोऽन्वन्वद्रिवो द्रिवो नु नौ नावन्वद्रिवो द्रिवो नु नौ अद्रिव इत्यद्री अह अनुनौ नावन्वनु नौ शूरशूरनावन्वनु नौ शूर नौ शूरशूर नौ नौ शूरमगुंसतै मगुंसतै शूरनौ नौ शूरमगुंसतैः शूरमगुंसतै मगुंसतै शूरशूरमगुंसतै भद्रा भद्रा मगुंसतै शूरशूरमगुंसतै भद्राः मगुंसते भद्रा भद्रा मगुंसते मगुंसते भद्रा इन्द्रस्येन्द्रस्य भद्रा मगुंसते मगुंसते भद्रा इन्द्रस्य भद्रा इन्द्रस्येन्द्रस्य भद्रा भद्रा इन्द्रस्य रातयो रातय इन्द्रस्य भद्रा भद्रा इन्द्रस्य रातयः इन्द्रस्य रातयो रातय इन्द्रस्येन्द्रस्य रातयः रातय इति रातयः अभिक्रत्वा क्रत्वाभ्यभिक्रत्वे एन्द्रेन्द्रक्रत्वाभ्यभिक्रत्वे एन्द्र कृत्वे एन्द्रेन्द्रकृत्वा कृत्वे एन्द्रभूर्भोरिन्द्रकृत्वा कृत्वे एन्द्रभूः इन्द्रभूर्भोरिन्द्रेन्द्रभोरधाधभोरिन्द्रेन्द्रभोरध भोरधाधभोर्भोरधज्मञ्ज्मन्नथ भोर्भोरधज्मन् अधज्मञ्ज्मन्नथाधज्मन्ननज्मन्नथाधज्मन्न ज्मन्ननज्मञ्ज्मन्नते तेन ज्मञ्ज्मन्नते नते तेन नते विव्यग्विव्यक्तेन नते विव्यग् ते विव्यग्विव्यक्ते ते विव्यङ्महिमानम् महिमानम् विव्यक्ते ते विव्यङ्महिमानम् विव्यङ्महिमानम् महिमानम् विव्यग्विव्यङ्महिमानगोरजागोसरजागोंसि महिमानम् विव्यग्विव्यङ्महिमानगोरजागोंसि महिमानगोरजागोंसरजागोंसि महिमानम् महिमानगोरजागोंसि रजागोंसि तिरजागोंसि स्वेनाहि स्वेन स्वेनाहि वृत्रम् वृत्रगोहि स्वेन स्वेनाहि वृत्रम् हि वृत्रम् वृत्रगोहिः वृत्रगों शवसा शवसा वृत्रगोहिः वृत्रगों शवसा वृत्रगों शवसा शवसा वृत्रम् वृत्रगों शवसा जघन्थ जघन्थ शवसा वृत्रम् वृत्रगों शवसा जघन्थ शवसा जघन्थ जघन्थ शवसा शवसा जघन्थनन जघन्थ शवसा शवसा जघन्थन जघन्थनन जघन्थ जघन्थन शत्रुश्शत्रुर्न जघन्थ जघन्थन शत्रुः न शत्रुश्शत्रुर्न शत्रुरन्तमन्तकों शत्रुर्न शत्रुरन्तम् शत्रुरन्तमन्तकों शत्रुश्शत्रुरन्तम् विविदद्विविदन्तकों शत्रुश्शत्रुरन्तम् विविदत् अन्तम् विविदद्विविदन्तमन्तम् विविदद्युधा युधा विविदन्तमन्तम् विविदद्युधा विविदद्युधा युधा विविदद्विविदद्युधा ते ते युधा विविदद्विविदद्युधा ते युधा ते ते युधा युधा ते इति ते नमो राज्ञे राज्ञे नमो नमो राज्ञे नमो नमो राज्ञे नमो नमो राज्ञे नमः राज्ञे नमो नमो राज्ञे राज्ञे नमो वरुणाय वरुणाय नमो राज्ञे राज्ञे नमो वरुणाय नमो वरुणाय वरुणाय नमो नमो वरुणाय नमो नमो वरुणाय नमो नमो वरुणाय नमः वरुणाय नमो नमो वरुणाय वरुणाय नमोऽश्वायाश्वाय नमो वरुणाय वरुणाय नमोऽश्वाय नमोऽश्वायाश्वाय नमो नमोऽश्वाय नमो नमोऽश्वाय नमो नमोऽश्वाय नमः अश्वाय नमो नमोऽश्वायाश्वाय नमः प्रजापतये प्रजापतये नमोऽश्वायाश्वाय नमः प्रजापतये नमः प्रजापतये प्रजापतये नमो नमः प्रजापतये नमो नमः प्रजापतये नमो नमः प्रजापतये नमः प्रजापतये नमो नमः प्रजापतये प्रजापतये नमोऽधिपतयेऽधिपतये नमः प्रजापतये प्रजापतये नमोऽधिपतये प्रजापतय इति प्रजापतये नमोऽधिपतयेऽधिपतये नमो नमोऽधिपतयेऽधिपतिरधिपतिरधिपतये नमो नमोऽधिपतयेऽधिपतिः अधिपतयेऽधिपतिरधिपतिरधिपतयेऽधिपतयेऽधिपतिरस्यस्यधिपतिरधिपतयेऽधिपतयेऽधिपतिरसि अधिपतय इत्यधिपतये अधिपतिरस्यस्यधिपतिरधिपतिरस्यधिपतिमधिपतिमस्यधिपतिरधिपतिरस्यधिपतिम् अधिपतिरित्यधिपतिः अस्यधिपतिमधिपतिमस्यस्यधिपतिम् मामाधिपतिमस्यस्यधिपतिम् मा अधिपतिम् मामाधिपतिमधिपतिम् मा कुरु कुरु माधिपतिमधिपतिम् मा कुरु अधिपतिमित्यधिपतिम् मा कुरु कुरु मा कुर्वधिपतिरधिपतिः कुरु मा कुर्वधिपतिः कुर्वधिपतिरधिपतिः कुरु कुर्वधिपतिरहमहमधिपतिः कुरु कुर्वधिपतिरहम् अधिपतिरहमहमधिपतिरधिपतिरहम् प्रजानाम् प्रजानामहमधिपतिरधिपतिरहम् प्रजानाम् अधिपतिरित्यधिपतिः अहम् प्रजानाम् प्रजानामहमहम् प्रजानाम् भूयासम् भूयासम् प्रजानामहमहम् प्रजानाम् भूयासम् प्रजानाम् भूयासम् भूयासम् प्रजानाम् प्रजानाम् भूयासम् माम् माम् भूयासम् प्रजानाम् प्रजानाम् भूयासम् माम् प्रजानामिति प्राजानाम् भूयासम् माम् माम् भूयासम् भूयासम् माम् धेहि धेहि माम् भूयासम् भूयासम् माम् धेहि माम् धेहि धेहि माम् माम् धेहि मयि मयि धेहि माम् माम् धेहि मयि धेहि मयि मयि धेहि धेहि मयि धेहि धेहि मयि धेहि धेहि मयि धेहि मयि धेहि धेहि मयि मयि धेह्युपाकृतायोपाकृताय धेहि मयि मयि धेह्युपाकृताय धेह्युपाकृतायोपाकृताय धेहि धेह्युपाकृताय स्वाहा स्वाहोपाकृताय धेहि धेह्युपाकृताय स्वाहा उपाकृताय स्वाहा स्वाहोपाकृतायोपाकृताय स्वाहा लब्धायालब्धाय स्वाहोपाकृतायोपाकृताय स्वाहा लब्धाय उपाकृतायेत्युपा आकृताय स्वाहालब्धायालब्धाय स्वाहा स्वाहालब्धाय स्वाहा स्वाहालब्धाय स्वाहा स्वाहालब्धाय स्वाहा आलब्धाय स्वाहा स्वाहालब्धायालब्धाय स्वाहा हृदाय हृदाय स्वाहालब्धायालब्धाय स्वाहा हृदाय आलब्धायेत्यालब्धाय स्वाहा हृदाय हृदाय स्वाहा स्वाहा हृदाय स्वाहा स्वाहा हृदाय स्वाहा स्वाहा हृदाय स्वाहा हृदाय स्वाहा स्वाहा हृदाय हृदाय स्वाहा स्वाहेत स्वाहा मयोभोर्वातो वातो मयोभोर्मयोभोर्वातो अभ्यभिवातो मयोभोर्मयोभोर्वातो अभि मयोभोरिति मयः भोः वातो अभ्यभिवातो वातो अभिवातु वा त्वभिवातो वातो अभिवातु अभिवातु वा त्वभ्यभिवातु श्रा उश्रावा त्वभ्यभिवातु श्रा वातु श्रा उश्रावातु वातु श्रा ऊर्जस्वतीरूर्जस्वतीरुश्रावातु वातु श्रा ऊर्जस्वतीः उस्रा ऊर्जस्वतीरूर्जस्वतीरुस्रा उस्रा ऊर्जस्वतीरोषधीरोषधीरूर्जस्वतीरुस्रा उस्रा ऊर्जस्वतीरोषधीः ऊर्जस्वतीरोषधीरोषधीरूर्जस्वतीरोषधीरौषधीरूर्जस्वतीरोषधीरौषधीरोषधीरा ओषधीरौषधीरोषधीरादिशन्तागोरिषन्तामौषधीरोषधीरादिशन्ताम् आदिशन्तागोरिषन्तामादिशन्ताम् ऋषन्तामिति ऋषन्ताम् देवस्वदेर्देवधन्या देवधन्याः पेवस्वदेर्देवधन्याः पिबन्तु पिबन्तु देवधन्याः पेवस्वदेर्देवधन्याः पिबन्तु देवधन्याः पिबन्तु पिबन्तु देवधन्या देवधन्याः पिबन्तवसाय वसाय पिबन्तु देवधन्या देवधन्याः पिबन्तवसाय देवधन्या इति देवधन्याः पिबन्तवसायावसाय पिबन्तु पिबन्तवसाय पद्वते पद्वते वसाय पिबन्तु पिबन्तवसाय पद्वते अवसाय पद्वते पद्वते वसायावसाय पद्वते रुद्र रुद्र पद्वते वसायावसाय पद्वते रुद्र पद्वते रुद्र रुद्र पद्वते पद्वते रुद्र मृड मृड रुद्र पद्वते पद्वते रुद्र मृड पद्वत इति पद्वते रुद्र मृड मृड रुद्र रुद्र मृड मृडेति मृड याः स्वरूपाः स्वरूपाया याः स्वरूपाभिरूपाभिरूपाः स्वरूपाया याः स्वरूपाभिरूपाः स्वरूपाविरूपाविरूपास्वरूपास्वरूपाविरूपा एकरूपा एकरूपाविरूपास्वरूपास्वरूपाविरूपा एकरूपाः स्वरूपा इति सा रूपाः विरूपा एकरूपा एकरूपाविरूपाविरूपा एकरूपाया सायासामेकरूपाविरूपाविरूपा एकरूपाया सा विरूपा इति विरूपाः एकरूपाया सायासामेकरूपा एकरूपाया सामग्निरग्निर्या सामेकरूपा एकरूपाया सामग्निः एकरूपा इत्येकरूपाः या सामग्निरग्निर्या सायासामग्निरिष्ट्येष्ट्याग्निर्या सायासामग्निरिष्ट्या अग्निरिष्ट्येष्ट्याग्निरग्निरिष्ट्या नामानि नामानिष्ट्याग्निरग्निरिष्ट्या नामानि इष्ट्या नामानि नामानिष्ट्येष्ट्या नामानि वेद वेद नामानिष्ट्येष्ट्या नामानि वेद नामानि वेद वेद नामानि नामानि वेद वेदेति वेद या अङ्गिरसोऽङ्गिरसो या अङ्गिरसस्तपसा तपसा अङ्गिरसो या अङ्गिरसस्तपसा अङ्गिरसस्तपसा तपसा अङ्गिरसो अङ्गिरसस्तपसेः तपसा अङ्गिरसोऽङ्गिरसस्तपसेः तपसेः तपसा तपसेः चक्रुश्चक्रुरिह तपसा तपसेः चक्रुः इह चक्रुश्चक्रुरिहेह चक्रुस्ताभ्यस्ताभ्यश्चक्रुरिहेह चक्रुस्ताभ्यः चक्रुस्ताभ्यस्ताभ्यश्चक्रुश्चक्रुस्ताभ्यः पर्जन्य पर्जन्यताभ्यश्चक्रुश्चक्रुस्ताभ्यः पर्जन्य ताभ्यः पर्जन्य पर्जन्यताभ्यस्ताभ्यः पर्जन्यमहि महि पर्जन्यताभ्यस्ताभ्यः पर्जन्यमहि पर्जन्यमहि महि पर्जन्य पर्जन्यमहि शर्म शर्म महि पर्जन्य पर्जन्यमहि शर्म महि शर्म शर्म महि महि शर्म यच्छ यच्छ शर्म महि महि शर्म यच्छ शर्म यच्छ यच्छ शर्म शर्म यच्छ यच्छेति यच्छ या देवेषु देवेषु या देवेषु तनुवन् तनुवन् देवेषु या देवेषु तनुवम् देवेषु तनुवन् तनुवन् देवेषु देवेषु तनुवमैरयन्तैरयन्त तनुवन् देवेषु देवेषु तनुवमैरयन्त तनुवमैरयन्तैरयन्त तनुवन् तनुवमैरयन्तया साया सामैरयन्त तनुवन् तनुवमैरयन्तया साम् ऐरयन्तया साया सामैरयन्तैरयन्तया सागो सोमः सोमो या सामैरयन्तैरयन्तया सागो सोमः या सागो सोमः सोमो या साया सागो सोमो विश्वा विश्वा सोमो या साया सागो सोमो विश्वा सोमो विश्वा विश्वा सोमः सोमो विश्वा रूपाणि रूपाणि विश्वा सोमः सोमो विश्वा रूपाणि विश्वारूपाणि रूपाणि विश्वा विश्वारूपाणि वेद वेद रूपाणि विश्वा विश्वारूपाणि वेद रूपाणि वेद वेद रूपाणि रूपाणि वेद वेदेति वेद तास्मभ्यमस्मभ्यन्तास्ता अस्मभ्यम् पयसा पयसास्मभ्यन्तास्ता अस्मभ्यम् पयसा अस्मभ्यम् पयसा पयसास्मभ्यमस्मभ्यम् पयसा पिन्वमानाः पयसास्मभ्यमस्मभ्यम् पयसा पिन्वमानाः अस्मभ्यमित्यस्माभ्यम् पयसा पिन्वमानाः पिन्वमानाः पयसा पयसा पिन्वमानाः प्रजावतेः प्रजावतेः पिन्वमानाः पयसा पयसा पिन्वमानाः प्रजावतीः पिन्वमानाः प्रजावतेः प्रजावतेः पिन्वमानाः पिन्वमानाः प्रजावतेरिन्द्रेन्द्र प्रजावतेः पिन्वमानाः पिन्वमानाः प्रजावतेरिन्द्र प्रजावतेरिन्द्रेन्द्र प्रजावतेः प्रजावतेरिन्द्रगोष्ठे गोष्ठ इन्द्र प्रजावतेः प्रजावतेरिन्द्रगोष्ठे प्रजापतेरिति प्रजापतिः इन्द्रगोष्ठे गोष्ठ इन्द्रेन्द्रगोष्ठेरिरीहिरीः गोष्ठ इन्द्रेन्द्रगोष्ठेरिरीः गोष्ठेरिरीहिरीः गोष्ठे गोष्ठेरिरीः गोष्ठ इति गोष्ठे रिरीहीति रिरीः प्रजापतिर्मह्यम् मह्यम् प्रजापतिः प्रजापतिर्मह्यमेता एता मह्यम् प्रजापतिः प्रजापतिर्मह्यमेताः प्रजापतिरिति प्रजापतिः मह्यमेता एता मह्यम् मह्यमेता रराणो रराण एता मह्यम् मह्यमेता रराणः एता रराणो रराण एता एता रराणो विश्वैर्विश्वैररान एता एता रराणो विश्वैः रराणो विश्वैर्विश्वैररानो रराणो विश्वैर्देवैर्देवैर्विश्वैररानो रराणो विश्वैर्देवैः विश्वैर्देवैर्देवैर्विश्वैर्विश्वैर्देवैः पितृभिर्पितृभिर्देवैर्विश्वैर्विश्वैर्देवैः पितृभिः देवैः पितृभिः पितृभिर्देवैर्देवैः पितृभिः संविधानः संविधानः पितृभिर्देवैर्देवैः पितृभिः संविधानः पितृभिः संविधानः संविधानः पितृभिः पितृभिः संविधानः पितृभिरिति पितृभिः संविधान इति संविधानः शिवाः सतीः सतीः शिवाः शिवाः सतीरुपोपसतीः शिवाः शिवाः सतीरुप सतीरुपोपसतीः सतीरुप नो न उपसतीः सतीरुपनः उपनो न उपोपनो गोष्ठम् गोष्ठन्न उपोपनो गोष्ठम् नो गोष्ठम् गोष्ठन्नो नो गोष्ठमा गोष्ठन्नो नो गोष्ठमा गोष्ठमा गोष्ठम् गोष्ठमाकरकरा गोष्ठम् गोष्ठमाकः गोष्ठमिति गोष्ठम् आकरकराकस्तासान्तासामकराकस्तासाम् अकस्तासान्तासामकरकस्तासाम् वयम् वयम् तासामकरकस्तासाम् वयम् तासाम् वयम् वयम् तासान्तासाम् वयम् प्रजया प्रजया वयम् तासान्तासाम् वयम् प्रजया वयम् प्रजया प्रजया वयम् वयम् प्रजया सगुंसम् प्रजया वयम् वयम् प्रजयासम् प्रजयासगुंसम् प्रजया प्रजयासगुंसदेम सदेम सम्प्रजया प्रजयासगुंसदेम प्रजयेति प्राजया सगुंसदेम सदेम सगुंसगुंसदेम सदेमेति सदेम इह धृतिर्धृतिरिहेह धृतिस्वाहा स्वाहा धृतिरिहेह धृतिस्वाहा धृतिस्वाहा स्वाहा धृतिर्धृतिस्वाहेः स्वाहा धृतिर्धृतिस्वाहेः स्वाहेहेह स्वाहा स्वाहेह विधृतिर्विधृतिरिह स्वाहा स्वाहेह विधृतिः इह विधृतिर्विधृतिरिहेह विधृति स्वाहा स्वाहा विधृतिरिहेह विधृति स्वाहा विधृति स्वाहा स्वाहा विधृतिर्विधृति स्वाहेहेह स्वाहा विधृतिर्विधृति स्वाहेह विधृतिरिति विधृतिः स्वाहेहेह स्वाहा स्वाहेहरन्ति रन्तिरिह स्वाहा स्वाहेहरन्तिः इहरन्ति रन्तिरिहे हरन्ति स्वाहा स्वाहा रन्तिरिहे हरन्ति स्वाहा रन्ति स्वाहा स्वाहा रन्ति रन्ति स्वाहेहेह स्वाहा रन्ति रन्ति स्वाहेह स्वाहेहेह स्वाहा स्वाहेह रमति रमतिरिह स्वाहा स्वाहेह रमतिः इह रमति रमतिरिहे हरमति स्वाहा स्वाहा रमतिरिहे हरमति स्वाहा रमति स्वाहा स्वाहा रमति रमति स्वाहा महीम् महेगुस्वाहा रमति रमति स्वाहा महीम् स्वाहा महीम् महेगुस्वाहा स्वाहा महेमुः महेगुस्वाहा स्वाहा महेमु महेमुः महीम् महेमूषुषु महीम् महेमूषु ऊषुषूषु सुत्रामाणकुं सुत्रामाणकुं सूषु सुत्रामाणम् सुसुत्रामाणकुं सुत्रामाणकुं सुषु सुत्रामाणम् सुत्रामाणमिति सूत्रामाणम् किग्गस्वित्स्वित्किङ्गिग्गस्विदासीदासीत्स्वित्किङ्गिग्गस्विदासीत्स्विदासीदासीत्स्वित्स्विदासीत् पूर्वचित्तिः पूर्वचित्तिरासीत्स्वित्स्विदासीत् पूर्वचित्तिः आसीत् पूर्वचित्तिः पूर्वचित्तिरासीदासीत् पूर्वचित्तिः किं किं पूर्वचित्तिरासीदासीत् पूर्वचित्तिः किम् पूर्वचित्तिः किं किं पूर्वचित्तिः पूर्वचित्तिः किग्गस्वित्स्वित्किं पूर्वचित्तिः पूर्वचित्तिः किग्गस्विद पूर्वचित्तिरिति पूर्वाचित्तिः किग्गस्वित्स्वित्किङ्गिग्गस्विदासीदासीत्स्वित्किङ्गिग्गस्विदासीत् स्विदासीदासीत्स्वित्स्विदासीत् बृहद्बृहदासीत्स्वित्स्विदासीत् बृहद् आसीत् बृहद्बृहदासीदासीत् बृहद्वयोवयो बृहदासीदासीत् बृहद्वयः बृहद्वयोवयो बृहद्बृहद्वयः वय इति वयः किग्गस्वित्स्वित्किङ्गिग्गस्विदासीदासीत्स्वित्किङ्गिग्गस्विदासीत् स्विदासीदासीत् स्वित्स्विदासीत् पिशङ्गिला पिशङ्गिलासीत् स्वित्स्विदासीत् पिशङ्गिला आसीत् पिशङ्गिला पिशङ्गिलासीदासीत् पिशङ्गिला किं किं पिशङ्गिलासीदासीत् पिशङ्गिला किम् पिशङ्गिला किं किं पिशङ्गिला पिशङ्गिला किग्गस्वित्स्वित् किं पिशङ्गिला पिशङ्गिला किग्गस्वित् किग्गस्वित्स्वित् किं किग्गस्विदासीदासीत् स्वित् किं किग्गस्विदासीत् स्विदासीदासीत् स्वित्स्विदासीत् पिलिप्पिला पिलिप्पिलासीत् स्वित्स्विदासीत् पिलिप्पिला आसीत् पिलिप्पिला पिलिप्पिलासीदासीत् पिलिप्पिला पिलिप्पिलेति पिलिप्पिला द्यौरासीदासीत् द्यौर्द्यौरासीत् पूर्वचित्तिः पूर्वचित्तरासीत् द्यौर्द्यौरासीत् पूर्वचित्तिः आसीत् पूर्वचित्तिः पूर्वचित्तरासीदासीत् पूर्वचित्तरश्वश्वः पूर्वचित्तरासीदासीत् पूर्वचित्तरश्वः पूर्वचित्तरश्वश्वः पूर्वचित्तिः पूर्वचित्तरश्व आसीदासीदश्वः पूर्वचित्तिः पूर्वचित्तरश्व आसीद पूर्वचित्तिरिति पूर्वाचित्तिः अश्व आसीदासीदश्वोश्व आसीत् बृहद्बृहदासीदश्वोश्व आसीत् बृहद् आसीत् बृहद्बृहदासीदासीत् बृहद्वयोवयो बृहदासीदासीत् बृहद्वयः बृहद्वयोवयो बृहद्बृहद्वयः वय इति वयः रात्रिरासीदासीत् रात्रिरात्रिरासीत् पिशङ्गिला पिशङ्गिलासीत् रात्रिरात्रिरासीत् पिशङ्गिला आसीत् पिशङ्गिला पिशङ्गिलासीदासीत् पिशङ्गिला विरविः पिशङ्गिलासीदासीत् पिशङ्गिलाभिः पिशङ्गिला विरविः पिशङ्गिला पिशङ्गिला विरासीदासीदविः पिशङ्गिला पिशङ्गिला विरासीत् अविरासीदासीत विरविरासीत् पिलिप्पिला पिलिप्पिलासीत विरविरासीत् पिलिप्पिला आसीत् पिलिप्पिला पिलिप्पिलासीदासीत् पिलिप्पिला पिलिप्पिलेति पिलिप्पिला कस्वित्स्वित् कः कस्विदेकाख्ये काकी स्वित् कः कस्विदे काकी स्विदेकाख्ये काकी स्वित्स्विदे काकी चरति चलत्ये काकी स्वित्स्विदे काकी चरति एकाकी चरति चलत्येकाख्ये काकी चरति कः कश्चरत्ये काख्ये काकी चरति कः चरति कः कश्चरति चरति क ऊः कश्चरति चरति क ऊ क उभुकः क उस्वित्स्विदु कः क उस्विद् उस्वित्स्विदु उस्विज्जायते जायते स्विदुपस्विज्जायते स्विज्जायते जायते स्वित्स्विज्जायते पुनः पुनर्जायते स्वित्स्विज्जायते पुनः जायते पुनः पुनर्जायते जायते पुनः पुनरिति पुनः किग्गुस्वित्स्वित् किङ्गिग्गुस्विद्धिमस्य हिमस्य स्वित् किङ्गिग्गुस्विद्धिमस्य स्विद्धिमस्य हिमस्य स्विद्धिमस्य भेषजम् भेषजगो हिमस्य स्विद्धिमस्य भेषजम् हिमस्य भेषजम् भेषजगो हिमस्य हिमस्य भेषजम् किम् किम् भेषजगो हिमस्य हिमस्य भेषजम् किम् भेषजम् किम् किम् भेषजम् भेषजम् गिग्गस्वित् स्वित् किम् भेषजम् भेषजम् गिग्गस्वित् किग्गस्वित् स्वित् किम् गिग्गस्वितावपनमावपनग्गस्वित् किम् गिग्गस्वितावपनम् स्विदावपनमावपनग्गस्वित्स्विदावपनम् महन्महदावपनग्गस्वित्स्विदावपनम् महद आवपनम् महन्महदावपनमावपनम् महद आवपनमित्यावपनम् महदिति महद् सूर्य एकाख्येकाकी सूर्यः सूर्य एकाकी चरति चरत्येकाकी सूर्यः सूर्य एकाकी चरति एकाकी चरति चरत्येकाख्येकाकी चरति चन्द्रमाश्चन्द्रमाश्चरत्येकाख्येकाकी चरति चन्द्रमाः चरति चन्द्रमाश्चन्द्रमाश्चरति चरति चन्द्रमा जायते जायते चन्द्रमाश्चरति चरति चन्द्रमा जायते चन्द्रमा जायते जायते चन्द्रमाश्चन्द्रमा जायते पुनः पुनर्जायते चन्द्रमाश्चन्द्रमा जायते पुनः जायते पुनः पुनर्जायते जायते पुनः पुनरिति पुनः अग्निर्हिमस्य हिमस्याग्निरग्निर्हिमस्य भेषजम् भेषजगो हिमस्याग्निरग्निर्हिमस्य भेषजम् हिमस्य भेषजम् भेषजगो हिमस्य हिमस्य भेषजम् भूमिर्भूमिर्भेषजगो हिमस्य हिमस्य भेषजम् भूमिः भेषजम् भूमिर्भूमिर्भेषजम् भेषजम् भूमिरावपनमावपनम् भूमिर्भेषजम् भेषजम् भूमिरावपनम् भूमिरावपनमावपनम् भूमिर्भूमिरावपनम् महन्महदावपनम् भूमिर्भूमिरावपनम् महद आवपनम् महन्महदावपनमावपनम् महद आवपनमित्यावपनम् महदिति महद पृच्छामि त्वा त्वा पृच्छामि पृच्छामि त्वापरम् परम् त्वा पृच्छामि पृच्छामि त्वापरम् त्वापरमरम् त्वा त्वा परमन्तमन्तम् परम् त्वा त्वा परमन्तम् परमन्तमन्तम् परम् परमन्तम् पृथिव्याः पृथिव्या अन्तम् परम् परमन्तम् पृथिव्याः अन्तम् पृथिव्याः पृथिव्या अन्तमन्तम् पृथिव्याः पृच्छामि पृच्छामि पृथिव्या अन्तमन्तम् पृथिव्याः पृच्छामि पृथिव्याः पृच्छामि पृच्छामि पृथिव्याः पृथिव्याः पृच्छामि त्वा त्वा पृच्छामि पृथिव्याः पृथिव्याः पृच्छामि त्वा पृच्छामि त्वा त्वा पृच्छामि पृच्छामि त्वा भुवनस्य भुवनस्य त्वा पृच्छामि पृच्छामि त्वा भुवनस्य त्वा भुवनस्य भुवनस्य त्वा त्वा भुवनस्य नाभिन्नाभिम् भुवनस्य त्वा त्वा भुवनस्य नाभिम् भुवनस्य नाभिन्नाभिम् भुवनस्य भुवनस्य नाभिम् नाभिरिति नाभिम् पृच्छामि त्वा त्वा पृच्छामि पृच्छामि त्वा वृष्णो वृष्णस्त्वा पृच्छामि पृच्छामि त्वा वृष्णः त्वा वृष्णो वृष्णस्त्वा त्वा वृष्णो अश्वस्याश्वस्य वृष्णस्त्वा त्वा वृष्णो अश्वस्य वृष्णो अश्वस्याश्वस्य वृष्णो वृष्णो अश्वस्य रेदो रेदोऽश्वस्य वृष्णो वृष्णो अश्वस्य रेतः अश्वस्य रेदो रेदोऽश्वस्याश्वस्य रेतः पृच्छामि पृच्छामि रेदोऽश्वस्याश्वस्य रेतः पृच्छामि रेतः पृच्छामि पृच्छामि रेतो रेतः पृच्छामि वाचो वाचः पृच्छामि रेतो रेतः पृच्छामि वाचः पृच्छामि वाचो वाचः पृच्छामि पृच्छामि वाचः परमम् परमम् वाचः पृच्छामि पृच्छामि वाचः परमम् वाचः परमम् परमम् वाचो वाचः परमम् व्योम व्योम परमम् वाचो वाचः परमम् व्योम परमम् व्योम व्योम परमम् परमम् व्योम व्योमे दिवि ओम वेदिमाहुराहुर्वेदिम् वेदिमाहुः परम् परमाहुर्वेदिम् वेदिमाहुः परम् आहुः परम् परमाहुराहुः परमन्तमन्तम् परमाहुराहुः परमन्तम् परमन्तमन्तम् परम् परमन्तम् पृथिव्याः पृथिव्या अन्तम् परम् परमन्तम् पृथिव्याः अन्तम् पृथिव्याः पृथिव्या अन्तमन्तम् पृथिव्या यज्ञम् यज्ञम् पृथिव्या अन्तमन्तम् पृथिव्या यज्ञम् पृथिव्या यज्ञम् यज्ञम् पृथिव्याः पृथिव्या यज्ञमाहुराहुर्यज्ञम् पृथिव्याः पृथिव्या यज्ञमाहुः यज्ञमाहुराहुर्यज्ञम् यज्ञमाहुर्भुवनस्य भुवनस्याहुर्यज्ञम् यज्ञमाहुर्भुवनस्य आहुर्भुवनस्य भुवनस्याहुराहुर्भुवनस्य नाभिन्नाभिम् भुवनस्याहुराहुर्भुवनस्य नाभिम् भुवनस्य नाभिन्नाभिम् भुवनस्य भुवनस्य नाभिम् नाभिमिति नाभिम् सोममाहुराहुः सोमगुं सोममाहुर्वृष्णो वृष्ण आहुः सोमगुं सोममाहुर्वृष्णः आहुर्वृष्णो वृष्ण आहुराहुर्वृष्ण अश्वस्याश्वस्य वृष्ण आहुराहुर्वृष्ण अश्वस्य वृष्ण अश्वस्याश्वस्य वृष्ण अश्वस्य रेतो रेतोऽश्वस्य वृष्ण अश्वस्य रेतः अश्वस्य रेतो रेतोऽश्वस्याश्वस्य रेतो ब्रह्म ब्रह्म रेतोऽश्वस्याश्वस्य रेतो ब्रह्म रेतो ब्रह्म ब्रह्म रेतो रेतो ब्रह्मैवैव ब्रह्म रेतो रेतो ब्रह्मैव ब्रह्मैवैव ब्रह्म ब्रह्मैव वाचो वाच एव ब्रह्म ब्रह्मैव वाचः एव वाचो वाच एवैव वाचः परमम् परमम् वाच एवैव वाचः परमम् वाचः परमम् परमम् वाचो वाचः परमम् व्योम व्योम परमम् वाचो वाचः परमम् व्योम परमम् व्योम व्योम परमम् परमम् व्योम व्योमेति ओम अम्बे अम्बाल्यम् बाल्यम् बेम्बे अम्बाल्यम् लिकेम् लिखे अम्बाल्यम् बेम्बे अम्बाल्यम् लिखे अम्बाल्यम् लिकेम् लिखे अम्बाल्यम् बाल्यम् लिखेन नाम् लिखे अम्बाल्यम् बाल्यम् लिखेन अम्बिकेन नाम् लिकेम् लिखे नमामानाम् लिकेम् लिखे नमामाननमानयति नयति माननमानयति मानयति नयति मामानयति कः को नयति मामानयति कः नयति कः को नयति नयति कश्चन जन को नयति नयति कश्चन कश्चन जनकः कश्चन जनेति जन ससस्त्यश्वकोऽश्वकस्तसस्त्यसस्त्यश्वकः अश्वक इत्यश्वकः सुभगे काम्पीलवासिनि काम्पीलवासिनि सुभगे सुभगे काम्पीलवासिनि सुवर्गे सुवर्गे काम्पीलवासिनि सुभगे सुभगे काम्पीलवासिनि सुवर्गे सुभगदिति सुभगे काम्पीलवासिनि सुवर्गे सुवर्गे काम्पीलवासिनि काम्पीलवासिनि सुवर्गे लोके लोके सुवर्गे काम्पीलवासिनि काम्पीलवासिनि सुवर्गे लोके काम्पीलवासिनि काम्पीलवासिनि सुवर्गे लोके लोके सुवर्गे सुवर्गे लोके सकं सं लोके सुवर्गे सुवर्गे लोके सं सुवर्ग इति सुवर्गे लोके सकं सं लोके लोके सम्प्रप्रसं लोके लोके सम्प्र सम्प्रप्रसकं सम्प्रोर्ण्वाथामोर्ण्वाथां प्रसकं सम्प्रोर्ण्वाथां प्रोर्ण्वाथामोर्ण्वाथां प्रप्रोर्ण्वाथां ओर्ण्वाथामित्योर्ण्वाथां आहमहमाहमजान्यजान्यहमाहमजानि अहमजान्यजान्यहमहमजानि गर्भधम् गर्भधमजान्यहमहमजानि गर्भधम् अजानि गर्भधम् गर्भधमजान्यजानि गर्भधमा गर्भधमजान्यजानि गर्भधमा गर्भधमा गर्भधम् गर्भधमा त्वम् त्वमागर्भधम् गर्भधमा त्वम् गर्भधमिति गर्भाधम् आत्मम् त्वमात्वमजास्य जासि त्वमात्वमजासि त्वमजास्य जासि त्वम् त्वमजासि गर्भधम् गर्भधमजासि त्वम् त्वमजासि गर्भधम् अजासि गर्भधम् गर्भधमजास्य जासि गर्भधम् गर्भधमिति गर्भाधम् तौ सह सह तौ तौ सह चतुरश्चतुरः सह तौ तौ सह चतुरः सह चतुरश्चतुरः सह सह चतुरः पदः पदश्चतुरः सह सह चतुरः पदः चतुरः पदः पदश्चतुरश्चतुरः पदः सगुंसम् पदश्चतुरश्चतुरः पदः सम् पदः सगुंसम् पदः पदः सम्प्रप्रसम् पदः पदः सम्प्र सम्प्रप्रसगुं सम्प्रसारयावहि सारयावहि प्रसगुं सम्प्रसारयावहि प्रसारयावहि सारयावहि प्रप्रसारयावहि सारयावः इति सारयावहि वृषा भाम् भाम् वृषा वृषा वागूरेतोधारे तोधा भाम् वृषा वृषा वागूरेतोधाः वागूरेतोधारे तोधा वाम् वागूरेतोधारे तोरे तोरे तोधा वाम् वागूरेतोधारेतः एतोधारे तोरे तोरे तोधारे तोधारे तो दधातु दधातु रेतोरे तोधारे तोधारे तो दधातु रेतोधा इति रेतः भाः रेतो दधातु दधातु रेतोरे तो दधातु दुद्दधातु रेतोरे तो दधातु दधातु दुद्दधातु दधातु सख्यो सख्यो रुद्दधातु दधातु सख्यो उत्सख्योत्सख्योरुदुत्सख्योर्गृदम् गृदगु सख्योरुदुत्सख्योर्गृदम् सख्योर्गृदम् गृदगु सख्योत्सख्योर्गृदम् धेहि धेहि गृदगु सख्योत्सख्योर्गृदम् धेहि गृदम् धेहि धेहि गृदम् गृदम् धेह्यञ्जिमञ्जिन्धेहि गृदम् गृदम् धेह्यञ्जिम् धेह्यञ्जिमञ्जिन् धेहि धेह्यञ्जिमुदञ्जिमुदञ्जिमञ्जिन् धेहि धेह्यञ्जिमुदञ्जिम् अञ्जिमुदञ्जिमुदञ्जिमञ्जिमञ्जिमञ्जिमन्वनूदञ्जिमञ्जिमञ्जिमञ्जिमनु उदञ्जिमन्वनूदञ्जिमुदञ्जिमन्वजानूदञ्जिमुदञ्जिमन्वज उदञ्जिमित्युत अञ्जिम् अन्वजान्वन्वज अयेत्यज यस्त्रीणास्त्रीणाम् यो यस्त्रीणाम् जीव भोजनो जीव भोजनस्त्रीणाम् यो यस्त्रीणाम् जीव भोजनः स्त्रीणाञ्जीव भोजनो जीव भोजनस्त्रीणाविस्त्रीणाञ्जीव भोजनो यो यो जीव भोजनस्त्रीणाविस्त्रीणाञ्जीव भोजनो यः जीव भोजनो यो यो जीव भोजनो जीव भोजनो य आसामासाम् यो जीव भोजनो जीव भोजनो य आसाम् जीव भोजन इति जीव भोजनः य आसामासाञ्यो य आसाम् बिलधावनो बिलधावन आसाञ्यो य आसाम् बिलधावनः आसाम् बिलधावनो बिलधावन आसामासाम् बिलधावनः बिलधावन इति बिलधावनः प्रियस्त्रीणास्त्रीणाम् प्रियः प्रियस्त्रीणामपीच्यो वीच्यस्त्रीणाम् प्रियः प्रियस्त्रीणामपीच्यः स्त्रीणामपेच्यो वीच्यस्त्रीणागुस्त्रीणामपेच्यः अपेच्य इत्यपेच्यः य आसामासाञ्यो य आसाम् कृष्णे कृष्ण आसाञ्यो य आसाम् कृष्णे आसाम् कृष्णे कृष्ण आसामासाम् कृष्णे लक्ष्मणि लक्ष्मणि कृष्ण आसामासाम् कृष्णे लक्ष्मणि कृष्णे लक्ष्मणि लक्ष्मणि कृष्णे कृष्णे लक्ष्मणि सर्दिगृदिगुम् सर्दिगृदिम् लक्ष्मणि कृष्णे कृष्णे लक्ष्मणि सर्दिगृदिम् लक्ष्मणि सर्दिगृदिगुम् सर्दिगृदिम् लक्ष्मणि लक्ष्मणि सर्दिगृदिम् परावधेत् परावधेत् सर्दिगृदिम् लक्ष्मणि लक्ष्मणि सर्दिगृदिम् परावधेत् सर्दिगृदिम् परावधेत् परावधेत् सर्दिगृदिगुम् सर्दिगृदिम् परावधेत् परावधेदिति परा अवधेत् अम्बे अम्बाल्यम् बाल्यम् वेम्बे अम्बाल्यम्बिकेम्बिके अम्बाल्यम् वेम्बे अम्बाल्यम्बिके अम्बाल्यम्बिकेम्बिके अम्बाल्यम् बाल्यम्बिकेन नाम्बिके अम्बाल्यम् बाल्यम्बिकेन अम्बिकेन नाम्बिकेम्बिकेन मामानाम्बिकेम्बिकेन मामान नमायभति यभति मान नमायभति मायभति यभति मामायभति कः कोयभति मामायभति कः यभतिकः कोयभति यभति कश्चन चन कोयभति यभति कश्चन कश्चन चनकः कश्चन चनेति चन सशस्त्यश्वको अश्वकः सशस्ति सशस्त्यश्वकः अश्वक इत्यश्वकः ऊर्ध्वामे नामे नामोर्ध्वामोर्ध्वामे नामुदुदे नामोर्ध्वामोर्ध्वामे नामुदु हे नामुदुदे नामे नामुच्छ्रयताच्छ्रयतादुदे नामे नामुच्छ्रयतात् उच्छ्रयताच्छ्रयतादुदुच्छ्रयताद्वेण भारम् वेणुभारग्श्रयतादुदुच्छ्रयताद्वेण भारम् श्रयताद्वेणुभारम् वेणुभारग्श्रयताच्छ्रयताद्वेणुभारम् गिरौ गिरौ वेणुभारग्श्रयताच्छ्रयताद्वेणुभारम् गिरौ वेणुभारम् गिरौ गिरौ वेणुभारम् वेणुभारम् गिरावि वेव गिरौ वेणुभारम् वेणुभारम् गिरावि वा वेणुभारमिति वेणुभारम् गिरावि वेव गिरौ गिरावि वा विवेदि वा अथास्या अस्या अथाथास्या मध्यम् मध्यमस्या अथाथास्या मध्यम् अस्या मध्यम् मध्यमस्या अस्या मध्यमेधता मेधताम् मध्यमस्या अस्या मध्यमेधताम् मध्यमेधता मेधताम् मध्यम् मध्यमेधता गूषीते शीत एधताम् मध्यम् मध्यमेधता गूषीते एधता गूषीते शीत एधता मेधता गूषीते वाते वाते शीत एधता मेधता गूषीते वाते शीते वाते वाते शीते शीते वाते पुनन् पुनर्वाते शीते शीते वाते पुनन् वाते पुनन् पुनर्वाते वाते पुनन्निवेव पुनर्वाते वाते पुनन्निव पुनन्निवेव पुनन् पुनन्निव इवेति वा अम्बे अम्बाल्यम् बाल्यम् वेम्बे अम्बाल्यम्बिकेम्बिके अम्बाल्यम्बेम्बे अम्बाल्यम्बिके अम्बाल्यम्बिकेम्बिके अम्बाल्यम् बाल्यम्बिकेन नाम्बिके अम्बाल्यम् बाल्यम्बिकेन अम्बिकेन नाम्बिकेम्बिकेन मामानाम्बिकेम्बिकेन मामान नमायभति यभति मान नमायभति मायभति यभति मामायभति कः कोयभति मामायभति कः यभति कः कोयभति यभति कश्चन चन कोयभति यभति कश्चन कश्चन चनकः कश्चन चनेति चन सशस्त्यश्वको अश्वकः सशस्ति सशस्त्यश्वकः अश्वक इत्यश्वकः यद्धरिणी हरिणी यद्यद्धरणीयवं यवगोहरिणी यद्यद्धरणीयवम् हरिणीयवयवगोहरिणी हरिणीयवमत्यत्ययवगोहरिणी हरिणीयवमत्ति यवमत्यत्ययवयवमत्तिननात्ययवयवमत्तिन अत्तिननात्यत्यन पुष्टम् पुष्टन्नात्यत्यन पुष्टम् न पुष्टम् पुष्टन्नन पुष्टम् पशु पशु पुष्टन्नन पुष्टम् पशु पुष्टम् पशु पशु पुष्टम् पुष्टम् पशु मन्यते मन्यते पशु पुष्टम् पुष्टम् पशु मन्यते पशुमन्यते मन्यते पशु पशुमन्यते मन्यते मन्यते श्रोत्रायद्यच्छोत्रा श्रोत्राय धर्यजारार्यजारायच्छोत्रा श्रोत्राय धर्यजारा यदर्यजारार्यजारायद्यदर्यजारानार्यजारायद्यदर्यजारान अर्यजारानार्यजारार्यजारान पोषाय पोषाय नार्यजारार्यजारान पोषाय अर्यजारेत्यर्यजारा न पोषाय पोषाय न पोषाय धनायति धनायति पोषाय न पोषाय धनायति पोषाय धनायति धनायति पोषाय पोषाय धनायति धनायतीति धनायति अम्बे अम्बाल्यम् बाल्यम्बेऽम्बे अम्बाल्यम्बिकेऽम्बिके अम्बाल्यम्बेऽम्बे अम्बाल्यम्बिके अम्बाल्यम्बिकेऽम्बिके अम्बाल्यम् बाल्यम्बिकेन नाम्बिके अम्बाल्यम् बाल्यम्बिकेन अम्बिकेन नाम्बिकेऽम्बिके नमामानाम्बिकेऽम्बिके नमः नमामाननमाय भति यभति माननमाय भति माय भति यभति मामाय भति कः को यभति मामाय भति कः यभजिकः को यभति यभति कश्चन चनको यभति यभति कश्चन कश्चन चनकः कश्चन चनेति चन ससस्त्यश्वको श्वकः ससस्ति ससस्त्यश्वकः अश्वक इत्यश्वकः ययञ्जकायकेयमियञ्जकाशकुन्तिकाशकुन्तिकायकेयमियञ्जकाशकुन्तिका यकाशकुन्तिकाशकुन्तिका यकायकाशकुन्तिका हलमाहलघोषकुन्तिका यकायकाशकुन्तिका हलम् शकुन्तिका हलमाहलघोषकुन्तिका शकुन्तिका हलमितीत्याहलघोषकुन्तिका शकुन्तिका हलमिति आहलमितीत्याहलमाहलमिति सर्पति सर्पतीत्याहलमाहलमिति सर्पति आहलमित्याहलम् इति सर्पति सर्पतीति सर्पति सर्पतीति सर्पति आहतङ्गभे गभ आहतमाहतङ्गभेपसः पसो गभ आहतमाहतङ्गभेपसः आहतमित्याहतम् गभेपसः पसो गभे गभेपसोनि पसो गभे गभेपसोनि पसोनि निपसः पसो निजल्गुलीति जल्गुलीति निपसः पसो निजल्गुलीति निजल्गुलीति जल्गुलीति निजल्गुलीति धानिका धानिका जल्गुलीति निजल्गुलीति धानिका जल्गुलीति धानिका धानिका जल्गुलीति जल्गुलीति धानिका धानिकेति धानिका अम्बे अम्बाल्यम् बाल्यम्बेऽम्बे अम्बाल्यम्बिकेऽम्बिके अम्बाल्यम्बेऽम्बे अम्बाल्यम्बिके अम्बाल्यम्बिकेऽम्बिके अम्बाल्यम् बाल्यम्बिकेन नाम्बिके अम्बाल्यम् बाल्यम्बिकेन अम्बिकेन नाम्बिकेऽम्बिके नमामानाम्बिकेऽम्बिके नमामाननमाय भति यभति माननमाय भति माय भति यभति मामाय भति कः को यभति मामाय भति कः यभति कः को यभति यभति कश्चन चनको यभति यभति कश्चन कश्चन चनकः कश्चन चनेति चन ससस्त्यश्वको श्वकः ससस्ति ससस्त्यश्वकः अश्वक इत्यश्वकः माता च माता माता च ते च माता माता च ते च ते पिता पिता ते च ते पिता हे पिता पिता ते पिता च पिता ते पिता च पिता च पिता पिता च ते च पिता पिता च ते चते चते क्रमग्रम् ते चतेऽग्रम् ते अग्रमग्रन्ते तेऽग्रम् वृक्षस्य वृक्षस्याग्रम् तेऽग्रम् वृक्षस्य अग्रम् वृक्षस्य वृक्षस्याग्रमग्रम् वृक्षस्य रोहतो रोहतो वृक्षस्याग्रमग्रम् वृक्षस्य रोहतः वृक्षस्य रोहतो रोहतो वृक्षस्य वृक्षस्य रोहतः रोहत इति रोहतः प्रसुलामि सुलामि प्रप्रसुलामीतीति सुलामि प्रप्रसुलामीति सुलामीतीति सुलामि सुलामीति ते त इति सुलामि सुलामीति ते इति ते त इतीति ते पिता पिता त इतीति ते पिता ते पिता पिता ते पिता गभे गभे पिता ते पिता गभे पिता गभे गभे पिता पिता गभे मुष्टिम् मुष्टिम् गभे पिता पिता गभे मुष्टिम् गभे मुष्टिम् मुष्टिम् गभे गभे मुष्टिमत गुंसयत तगुंसयन् मुष्टिम् गभे गभे मुष्टिमत गुंसयत् मुष्टिमत गुंसयत तगुंसयन् मुष्टिम् मुष्टिमत गुंसयत् अतगुंसयदित्यतगुंसयत् दधिक्रावृण्णो अकारिषमकारिषम् दधिक्रावृण्णो दधिक्रावृण्णो अकारिषम् जिष्णोर्जिष्णोरकारिषम् दधिक्रावृण्णो दधिक्रावृण्णो अकारिषम् जिष्णोः दधिक्रावृण्ण इति दधिक्रावृण्णः अकारिषम् जिष्णोर्जिष्णोरकारिषमकारिषम् जिष्णोरश्वस्याश्वस्य जिष्णोरकारिषमकारिषम् जिष्णोरश्वस्य जिष्णारश्वस्याश्वस्य जिष्णार्जिष्णारश्वस्य वाजिनो वाजिनो अश्वस्य जिष्णार्जिष्णारश्वस्य वाजिनः अश्वस्य वाजिनो वाजिनो अश्वस्याश्वस्य वाजिनः वाजिन इति वाजिनः सुरभिनो नः सुरभिसुरभिनो मुखा मुखा नः सुरभिसुरभिनो मुखा नो मुखा मुखा नो नो मुखा करत्करन्मुखा नो नो मुखा करत् मुखा करत्करन्मुखा मुखा करत्प्रकरन्मुखा मुखा करत्र करत्प्रकरत्करत्प्रणो नः प्रकरत्करत्प्रणः प्रणो नः प्रप्रण आयोगुष्यायोगुंषि नः प्रप्रण आयोगुंषि न आयोगुष्यायोगुंषि नो न आयोगुंषि तारिषत्तारिषदायोगुंषि नो न आयोगुंषितारिषत् आयोगुंषितारिषत्तारिषदायोगुष्यायोगुंषि तारिषत् तारिषदिति तारिषत् आपोहिष्ठ्याप आपोहिष्ठस्थ ह्याप आपोहिष्ठ हिष्ठस्थ हिष्ठामयो भुवोमयो भुवस्थ हिष्ठामयो भुवः स्थ स्थामयो भुवोमयो भुवस्थस्थामयो भुवस्थास्थामयो भुवस्थस्थामयो भुवस्ताः मयो भुवस्तास्तामयो भुवोमयो भुवस्तानो नस्तामयो भुवोमयो भुवस्तानः मयो भुव इति मयः भुवः तानो नस्तास्तान ऊर्ज ऊर्जे नस्तास्तान ऊर्जे न ऊर्ज ऊर्जेनो न ऊर्जे दधातन दधातनोर्जेनो न ऊर्जे दधातन ऊर्जे दधातन दधातनोर्ज ऊर्जे दधातन दधातनेऽपि दधातन महेरणाय रणाय महे महेरणाय चक्षसे चक्षसे रणाय महे महेरणाय चक्षसे रणाय चक्षसे चक्षसे रणाय रणाय चक्षसे चक्षस इति चक्षसे यो वो भो यो वश्यवतमश्यवतमो भो यो वश्यवतमः अश्यवतमश्यवतमो वो वश्यवतमोरसोरसश्यवतमो वो वश्यवतमोरसः शिवतमोरसोरसश्यवतमश्यवतमोरसस्तस्य तस्य रसश्यवतमश्यवतमोरसस्तस्य शिवतम इति शिवतमः रसस्तस्य तस्य रसोरसस्तस्य भाजयत भाजयत तस्य रसोरसस्तस्य भाजयत तस्य भाजयत भाजयत तस्य रस्य भाजयतेः भाजयत तस्य रस्य भाजयतेः भाजयतेहेह भाजयत भाजयतेह नो न इह भाजयत भाजयतेह नः इह नो न इहेह न इति नः उषतीरिवेवोषतीरुषतीरिव मातरो मातर इवोषतीरुषतीरिव मातरः इव मातरो मातर इवेव मातरः मातर इति मातरः तस्मा अरमरन्तस्मै तस्मा अरङ्गमामगमामारन्तस्मै तस्मा अरङ्गमाम अरङ्गमामगमामारमरङ्गमाम वो वो गमामारमरङ्गमामवः गमाम वो वो गमाम गमाम वो यस्य यस्य वो गमाम गमाम वो यस्य वो यस्य यस्य वो वो यस्य क्षयाय क्षयाय यस्य वो वो यस्य क्षयाय यस्य क्षयाय क्षयाय यस्य यस्य क्षयाय जन्वथ जन्वथ क्षयाय यस्य यस्य क्षयाय जन्वथ क्षयाय जन्वथ जन्वथ क्षयाय क्षयाय जन्वथ जन्वथेद जन्वथ आपो जनयथ जनयथाप आपो जनयथा च जनयथाप आपो जनयथा च जनयथा च जनयथ जनयथा च नो नश्च जनयथ जनयथा च नः च नो नश्च जनः न इति नः भूर्भुवो भुवो भूर्भुवस्सुवस्सुवर्भुवो भूर्भुवस्सुवः भुवस्सुवस्सुवर्भुवो भुवस्सुवर्वसवो वसवस्सुवर्भुवो भुवस्सुवर्वसवः सुवर्वसवो वसवस्सुवस्सुवर्वसवस्त्वा त्वा वसवस्सुवस्सुवर्वसवस्त्वा वसवस्त्वा त्वा वसवो वसवस्त्वाञ्जन्त्वञ्जन्तु त्वा वसवो वसवस्त्वाञ्जन्तु त्वाञ्जन्त्वञ्जन्तुत्वा त्वाञ्जन्तु गायत्रेण गायत्रेण आञ्जन्तुत्वा त्वाञ्जन्तु गायत्रेण अञ्जन्तु गायत्रेण गायत्रेण आञ्जन्तञ्जन्तु गायत्रेण छन्दसा छन्दसा गायत्रेण आञ्जन्तञ्जन्तु गायत्रेण छन्दसा गायत्रेण छन्दसा छन्दसा गायत्रेण गायत्रेण छन्दसा रुद्रा रुद्राश्छन्दसा गायत्रेण गायत्रेण छन्दसा रुद्राः छन्दसा रुद्रा रुद्राश्छन्दसा छन्दसा रुद्रास्त्वा आत्मा रुद्राश्छन्दसा छन्दसा रुद्रास्त्वा रुद्रास्त्वा आत्मा रुद्रा रुद्रास्त्वा आञ्जन्त्वञ्जन्तुत्वा रुद्रा रुद्रास्त्वा आञ्जन्तु त्वाञ्जन्त्वञ्जन्तुत्वा त्वाञ्जन्तुत्रैष्टुभेन त्रैष्टुभेनाञ्जन्तुत्वा त्वाञ्जन्तुत्रैष्टुभेन अञ्जन्तुत्रैष्टुभेन त्रैष्टुभेनाञ्जन्त्वञ्जन्तुत्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेनाञ्जन्त्वञ्जन्तुत्रैष्टुभेन छन्दसा त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसादित्या आदित्याश्छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसादित्याः छन्दसादित्या आदित्याश्छन्दसा छन्दसादित्यास्त्वा त्वादित्याश्छन्दसा छन्दसादित्यास्त्वा आदित्यास्त्वा आत्वादित्या आदित्यास्त्वा आञ्जन्त्वञ्जन्तुत्वादित्या आदित्यास्त्वा आञ्जन्तु त्वाञ्जन्त्वञ्जन्तुत्वा त्वाञ्जन्तु जागतेन जागतेनाञ्जन्तुत्वा त्वाञ्जन्तु जागतेन अञ्जन्तु जागतेन जागतेनाञ्जन्त्वञ्जन्तु जागतेन छन्दसा छन्दसा जागतेनाञ्जन्त्वञ्जन्तु जागतेन छन्दसा जागतेन छन्दसा छन्दसा जागतेन जागतेन छन्दसा यद्यच्छन्दसा जागतेन जागतेन छन्दसा यद् छन्दसा यद्यच्छन्दसा छन्दसा यद्वातो वातो यच्छन्दसा छन्दसा यद्वातः यद्वातो वातो यद्यद्वातो अपोपो वातो यद्यद्वातो अपः वातो अपोपो वातो वातो अपो अगमदगमदपो वातो वातो अपो अगमद अपो अगमदगमदपोपो अगमदिन्द्रस्येन्द्रस्यागमदपोपो अगमदिन्द्रस्य अगमदिन्द्रस्येन्द्रस्यागमदगमदिन्द्रस्य तनुवं तनवमिन्द्रस्यागमदगमदिन्द्रस्य तनुवम् इन्द्रस्य तनवम् तनवमिन्द्रस्येन्द्रस्य तनवम् प्रियाम् प्रियाम् तनवमिन्द्रस्येन्द्रस्य तनवम् प्रियाम् तनवम् प्रियाम् प्रियाम् तनवम् तनवम् प्रियाम् प्रियामिति प्रियाम् एतद्गुस्तोतस्तोतरेतमेतद्गुस्तोतरेतेनैतेन स्तोतरेतमेतद्गुस्तोतरेतेन स्तोतरेतेनैतेन स्तोतस्तोतरेतेन तथा पथैतेन स्तोतस्तोतरेतेन पथा एतेन पथा पथैतेनैतेन पथा पुनः पुनः पथैतेनैतेन पथा पुनः पथा पुनः पुनः पथा पथा पुनरश्वमश्वम् पुनः पथा पथा पुनरश्वम् पुनरश्वमश्वम् पुनः पुनरश्वमाश्वम् पुनः पुनरश्वमा अश्वमाश्वमश्वमावर्तयासि वर्तयास्याश्वमश्वमावर्तयासि आवर्तयासि वर्तयास्यावर्तयासि नो नावर्तयास्यावर्तयासि नः वर्तयासि नो नावर्तयासि वर्तयासि नः न इति न लाजी यशो यशो मम यशाजी यशो मम यशो मम यशो मम मम इति मम एतदेतद्गव्यायैगव्यायैगव्यायैगव्यायैगव्यायैतद्देवादेवाएतदेतद्गव्यायैगव्यायैतद्देवाः एतदन्नमन्नमेतदेतदन्नमध्यध्यन्नमेतदेतदन्नमध्वि अन्नमध्यध्यन्नमन्नमध्यप्रजापते प्रजापते युञ्जन्ति प्रध्नम् रध्नम् युञ्जन्ति युञ्जन्ति प्रध्नमऋषमऋषम् रध्नम् युञ्जन्ति युञ्जन्ति प्रध्नमऋषम् रत्नमऋषमऋषम् रत्नम् रत्नमऋषम् चरन्तम् चरन्तमऋषम् रत्नम् रत्नमऋषम् चरन्तम् अरुषम् चरन्तम् चरन्तमऋषमऋषम् चरन्तम् परिपरिचरन्तमऋषमऋषम् चरन्तम् परिचरन्तम् परिपरिचरन्तम् चरन्तम् परितस्तुषस्तस्तुषः परिचरन्तम् चरन्तम् परितस्तुषः परितस्तुषस्तस्तुषः परिपरितस्तुषः तस्तुष इति तस्तुषः रोचन्ते रोचना रोचना रोचन्ते रोचन्ते रोचना दिवि दिवि रोचना रोचन्ते रोचन्ते रोचना दिवि रोचना दिवि दिवि रोचना रोचना दिवि दिवीति दिवि युञ्जन्त्यस्यास्य युञ्जन्ति युञ्जन्त्यस्य काम्या काम्यास्य युञ्जन्ति युञ्जन्त्यस्य काम्या अस्य काम्या काम्यास्यास्य काम्या हरि हरि काम्यास्यास्य काम्या हरि काम्या हरि हरि काम्या काम्या हरि विवक्षसा विवक्षसा हरि काम्या काम्या हरि विवक्षसा हरि विवक्षसा विवक्षसा हरि हरि विवक्षसा रथे रथे विवक्षसा हरि हरि विवक्षसा रथे हरि इति हरि विवक्षसा रथे रथे विवक्षसा विवक्षसा रथे विवक्षसे दिवि वक्षसा रथ इति रथे शोणा धृष्णो धृष्णो शोणा शोणा धृष्णो नृवाहसा नृवाहसा धृष्णो शोणा शोणा धृष्णो नृवाहसा धृष्णो नृवाहसा नृवाहसा धृष्णो धृष्णो नृवाहसा धृष्णो इति धृष्णो नृवाहसेति नृवाहसा केतुम् कृण्वन् कृण्वन् केतुम् केतुम् कृण्वन्न केतवे केतवे कृण्वन् केतुम् केतुम् कृण्वन्न केतवे कृण्वन्न केतवे केतवे कृण्वन् कृण्वन्न केतवे पेशः पेशो केतवे कृण्वन् कृण्वन्न केतवे पेशः अकेतवे पेशः पेशो केतवे केतवे पेशो मर्या मर्याः पेशो केतवे केतवे पेशो मर्याः पेशो मर्या मर्याः पेशः पेशो मर्या अपेशसे पेशसे मर्याः पेशः पेशो मर्या अपेशसे मर्या अपेशसे पेशसे मर्या मर्या अपेशसे अपेशस इत्यपेशसे समुषद्भिरुषद्भिः सगुं समुषद्भिरजायथा अजायथा उषद्भिः सगुं समुषद्भिरजायथाः उषद्भिरजायथा अजायथा उषद्भिरुषद्भिरजायथाः उषद्भिरित्युषद्भिः अजायथा इत्यजायथाः प्राणाय स्वाहा स्वाहा प्राणाय प्राणाय स्वाहा ध्यानाय ध्यानाय स्वाहा प्राणाय प्राणाय स्वाहा ध्यानाय प्राणायेति प्राणाय स्वाहा ध्यानाय ध्यानाय स्वाहा स्वाहा ध्यानाय स्वाहा स्वाहा ध्यानाय स्वाहा स्वाहा ध्यानाय स्वाहा ज्ञानाय स्वाहा स्वाहा ज्ञानाय ज्ञानाय स्वाहा पानाय पानाय स्वाहा ज्ञानाय ज्ञानाय स्वाहा पानाय ज्ञानायेति अनाय स्वाहा पानाय पानाय स्वाहा स्वाहा पानाय स्वाहा स्वाहा पानाय स्वाहा स्वाहा पानाय स्वाहा पानाय स्वाहा स्वाहा पानाय पानाय स्वाहा स्नामभ्य स्नामभ्य स्वाहा पानाय पानाय स्वाहा स्नामभ्य पानायेत्य पानाय स्वाहा स्नावभ्य स्नावभ्य स्वाहा स्वाहा स्नावभ्य स्वाहा स्वाहा स्नावभ्य स्वाहा स्वाहा स्नावभ्य स्वाहा स्नावभ्य स्वाहा स्वाहा स्नावभ्य स्नावभ्य स्वाहा सन्धानेभ्य सन्धानेभ्य स्वाहा स्नावभ्य स्नावभ्य स्वाहा सन्धानेभ्यः स्नावभ्य इति स्नावाभ्यः स्वाहा सन्धानेभ्य सन्धानेभ्य स्वाहा स्वाहा सन्धानेभ्य स्वाहा स्वाहा सन्धानेभ्य स्वाहा स्वाहा सन्धानेभ्य स्वाहा सन्तानेभ्यः स्वाहा स्वाहा सन्तानेभ्यः सन्तानेभ्यः स्वाहा परिसन्तानेभ्यः परिसन्तानेभ्यः स्वाहा सन्तानेभ्यः सन्तानेभ्यः स्वाहा परिसन्तानेभ्यः सन्तानेभ्यैति सन्तानेभ्यः स्वाहा परिसन्तानेभ्यः परिसन्तानेभ्यः स्वाहा स्वाहा परिसन्तानेभ्यः स्वाहा स्वाहा परिसन्तानेभ्यः स्वाहा स्वाहा परिसन्तानेभ्यः स्वाहा परिसन्तानेभ्य स्वाहा स्वाहा परिसन्तानेभ्यः परिसन्तानेभ्यः स्वाहा पर्वभ्यः पर्वभ्यः स्वाहा परिसन्तानेभ्यः परिसन्तानेभ्यः स्वाहा पर्वभ्यः परिसन्तानेभ्य इति परि सन्तानेभ्यः स्वाहा पर्वभ्यः पर्वभ्यः स्वाहा स्वाहा पर्वभ्यः स्वाहा स्वाहा पर्वभ्यः स्वाहा स्वाहा पर्वभ्यः स्वाहा पर्वभ्यः स्वाहा स्वाहा पर्वभ्यः पर्वभ्यः स्वाहा सन्धाने एभ्यः सन्धाने एभ्यः स्वाहा पर्वभ्यः पर्वभ्यः स्वाहा सन्धाने एभ्यः पर्वभ्य इति पर्वाभ्यः स्वाहा सन्धाने एभ्यः सन्धाने एभ्यः स्वाहा स्वाहा सन्धाने एभ्यः स्वाहा स्वाहा सन्धाने एभ्यः स्वाहा स्वाहा सन्धाने एभ्यः स्वाहा सन्धाने एभ्यः स्वाहा स्वाहा सन्धाने एभ्यः सन्धाने एभ्यः स्वाहा शरीरेभ्यः शरीरेभ्यः स्वाहा सन्धाने एभ्यः सन्धाने एभ्यः स्वाहा शरीरेभ्यः सन्धाने एभ्य इति सन्धाने एभ्यः स्वाहा शरीरेभ्यः शरीरेभ्यः स्वाहा स्वाहा शरीरेभ्यः स्वाहा स्वाहा शरीरेभ्यः स्वाहा स्वाहा शरीरेभ्यः स्वाहा शरीरेभ्यः स्वाहा स्वाहा शरीरेभ्यः शरीरेभ्यः स्वाहा यज्ञाय यज्ञाय स्वाहा शरीरेभ्यः शरीरेभ्यः स्वाहा यज्ञाय स्वाहा यज्ञाय यज्ञाय स्वाहा स्वाहा यज्ञाय स्वाहा स्वाहा यज्ञाय स्वाहा स्वाहा यज्ञाय स्वाहा यज्ञाय स्वाहा स्वाहा यज्ञाय यज्ञाय स्वाहा दक्षिणाभ्यो दक्षिणाभ्यः स्वाहा यज्ञाय यज्ञाय स्वाहा दक्षिणाभ्यः स्वाहा दक्षिणाभ्यो दक्षिणाभ्यः स्वाहा स्वाहा दक्षिणाभ्यः स्वाहा स्वाहा दक्षिणाभ्यः स्वाहा स्वाहा दक्षिणाभ्यः स्वाहा दक्षिणाभ्यः स्वाहा स्वाहा दक्षिणाभ्यो दक्षिणाभ्यः स्वाहा स्वर्गाय स्वर्गाय स्वाहा दक्षिणाभ्यो दक्षिणाभ्यः स्वाहा स्वर्गाय स्वाहा स्वर्गाय स्वर्गाय स्वाहा स्वाहा स्वर्गाय स्वाहा स्वाहा स्वर्गाय स्वाहा स्वाहा स्वर्गाय स्वाहा स्वर्गाय स्वाहा स्वाहा स्वर्गाय स्वर्गाय स्वाहा लोकाय लोकाय स्वाहा स्वर्गाय स्वर्गाय स्वाहा लोकाय स्वर्गायेति स्वाहाय स्वाहा लोकाय लोकाय स्वाहा स्वाहा लोकाय स्वाहा स्वाहा लोकाय स्वाहा स्वाहा लोकाय स्वाहा लोकाय स्वाहा स्वाहा लोकाय लोकाय स्वाहा सर्वस्मै सर्वस्मै स्वाहा लोकाय लोकाय स्वाहा सर्वस्मै स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा सिताय स्वाहा स्वाहा सिताय सिताय स्वाहा सिताय सिताय स्वाहा सिताय सिताय स्वाहा सिताय स्वाहा सिताय सिताय स्वाहा स्वाहा सिताय स्वाहा स्वाहा सिताय स्वाहा स्वाहा सिताय स्वाहा असिताय स्वाहा स्वाहा सिताय सिताय स्वाहा भीताय भीताय स्वाहा सिताय सिताय स्वाहा भीताय स्वाहा भीताय भीताय स्वाहा स्वाहा भीताय स्वाहा स्वाहा भीताय स्वाहा स्वाहा भीताय स्वाहा अभिहिताय स्वाहा स्वाहा भीताय भीताय स्वाहानभीताय अनभीताय स्वाहा भीताय भीताय स्वाहानभीताय अभिहितायेत्यभिहिताय स्वाहानभीतायानभीताय स्वाहा स्वाहानभीताय स्वाहा स्वाहानभीताय स्वाहा स्वाहानभीताय स्वाहा अनभीताय स्वाहा स्वाहानभीतायानभीताय स्वाहा युक्ताय युक्ताय स्वाहानभीतायानभीताय स्वाहा युक्ताय अनभीतायेत्यनभीहिताय स्वाहा युक्ताय युक्ताय स्वाहा स्वाहा युक्ताय स्वाहा स्वाहा युक्ताय स्वाहा स्वाहा युक्ताय स्वाहा युक्ताय स्वाहा स्वाहा युक्ताय युक्ताय स्वाहा युक्ताय युक्ताय स्वाहा युक्ताय युक्ताय स्वाहा युक्ताय स्वाहा युक्ताय युक्ताय स्वाहा स्वाहा युक्ताय स्वाहा स्वाहा युक्ताय स्वाहा स्वाहा युक्ताय स्वाहा युक्ताय स्वाहा स्वाहा युक्ताय युक्ताय स्वाहा युक्ताय युक्ताय स्वाहा युक्ताय युक्ताय स्वाहा युक्ताय स्वाहा सुयुक्ताय सुयुक्ताय स्वाहा स्वाहा सुयुक्ताय स्वाहा स्वाहा सुयुक्ताय स्वाहा सुयुक्ताय स्वाहा सुयुक्ताय स्वाहा स्वाहा सुयुक्ताय सुयुक्ताय स्वाहोद्युक्तायोद्युक्ताय स्वाहा सुयुक्ताय सुयुक्ताय स्वाहोद्युक्ताय सुयुक्तायेति सुयुक्ताय स्वाहोद्युक्तायोद्युक्ताय स्वाहा स्वाहोद्युक्ताय स्वाहा स्वाहोद्युक्ताय स्वाहा स्वाहोद्युक्ताय स्वाहा उद्युक्ताय स्वाहा स्वाहोद्युक्तायोद्युक्ताय स्वाहा विमुक्ताय विमुक्ताय स्वाहोद्युक्तायोद्युक्ताय स्वाहा विमुक्ताय उद्युक्तायेत्युदुर्युक्ताय स्वाहा विमुक्ताय विमुक्ताय स्वाहा स्वाहा विमुक्ताय स्वाहा स्वाहा विमुक्ताय स्वाहा स्वाहा विमुक्ताय स्वाहा विमुक्ताय स्वाहा स्वाहा विमुक्ताय विमुक्ताय स्वाहा प्रमुक्ताय प्रमुक्ताय स्वाहा विमुक्ताय विमुक्ताय स्वाहा प्रमुक्ताय विमुक्तायेति विमुक्ताय स्वाहा प्रमुक्ताय प्रमुक्ताय स्वाहा स्वाहा प्रमुक्ताय स्वाहा स्वाहा प्रमुक्ताय स्वाहा स्वाहा प्रमुक्ताय स्वाहा प्रमुक्ताय स्वाहा स्वाहा प्रमुक्ताय प्रमुक्ताय स्वाहा वञ्चते वञ्चते स्वाहा प्रमुक्ताय प्रमुक्ताय स्वाहा वञ्चते प्रमुक्तायेति प्रामुक्ताय स्वाहा वञ्चते वञ्चते स्वाहा स्वाहा वञ्चते स्वाहा स्वाहा वञ्चते स्वाहा स्वाहा वञ्चते स्वाहा वञ्चते स्वाहा स्वाहा वञ्चते वञ्चते स्वाहा परिवञ्चते परिवञ्चते स्वाहा वञ्चते वञ्चते स्वाहा परिवञ्चते स्वाहा परिवञ्चते परिवञ्चते स्वाहा स्वाहा परिवञ्चते स्वाहा स्वाहा परिवञ्चते स्वाहा स्वाहा परिवञ्चते स्वाहा परिवञ्चते स्वाहा स्वाहा परिवञ्चते परिवञ्चते स्वाहा संवञ्चते संवञ्चते स्वाहा परिवञ्चते परिवञ्चते स्वाहा संवञ्चते परिवञ्चद इति परिवञ्चते स्वाहा संवञ्चते संवञ्चते स्वाहा स्वाहा संवञ्चते स्वाहा स्वाहा संवञ्चते स्वाहा स्वाहा संवञ्चते स्वाहा संवञ्चते स्वाहा स्वाहा संवञ्चते संवञ्चते स्वाहा नवञ्चते नवञ्चते स्वाहा संवञ्चते संवञ्चते स्वाहा नवञ्चते संवञ्चद इति संवञ्चते स्वाहा नवञ्चते नवञ्चते स्वाहा स्वाहा नवञ्चते स्वाहा स्वाहा नवञ्चते स्वाहा स्वाहा नवञ्चते स्वाहा अनवञ्चते स्वाहा स्वाहा नवञ्चते नवञ्चते स्वाहोद्वञ्चद उद्वञ्चते स्वाहा नवञ्चते नवञ्चते स्वाहोद्वञ्चते अनुवञ्चद इत्यनुवञ्चते स्वाहोद्वञ्चद उद्वञ्चते स्वाहा स्वाहोद्वञ्चते स्वाहा स्वाहोद्वञ्चते स्वाहा स्वाहोद्वञ्चते स्वाहा उद्वञ्चते स्वाहा स्वाहोद्वञ्चद उद्वञ्चते स्वाहा यते यते स्वाहोद्वञ्चद उद्वञ्चते स्वाहा यते उद्वञ्चद इत्युद्वञ्चते स्वाहा यदे यदे स्वाहा स्वाहा यदे स्वाहा स्वाहा यदे स्वाहा स्वाहा यदे स्वाहा यदे स्वाहा स्वाहा यदे यदे स्वाहा धावते धावते स्वाहा यदे यदे स्वाहा धावते स्वाहा धावते धावते स्वाहा स्वाहा धावते स्वाहा स्वाहा धावते स्वाहा स्वाहा धावते स्वाहा धावते स्वाहा स्वाहा धावते धावते स्वाहा तिष्ठते तिष्ठते स्वाहा धावते धावते स्वाहा तिष्ठते स्वाहा तिष्ठते तिष्ठते स्वाहा स्वाहा तिष्ठते स्वाहा स्वाहा तिष्ठते स्वाहा स्वाहा तिष्ठते स्वाहा तिष्ठते स्वाहा स्वाहा तिष्ठते तिष्ठते स्वाहा सर्वस्मै सर्वस्मै स्वाहा तिष्ठते तिष्ठते स्वाहा सर्वस्मै स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै स्वाहा सर्वस्मै स्वाहा सर्वस्मै स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा इति सप्तमकाण्डे चतुर्थप्रपाठकस्य गणपाठः समाप्तः.